कृष्णयजुर्वेदतैतिरीयशाखायाम् सप्तमकाण्डे तृतीयप्रपाठकस्य घनपाठः प्रारम्भः। प्रजवम् वै वै प्रजवम् प्रजवम् वा एतेनैतेन वै प्रजवम् प्रजवम् वा एतेन प्रजवमिति प्राजवम् वा एतेनैतेन वै वा एतेन यन्ति यन्त्येतेन वै वा एतेन यन्ति एतेन यन्ति यन्त्येतेनैतेन यन्ति यद्यद्यन्त्येतेनैतेन यन्ति यत् यन्ति यद्यद्यन्ति यन्ति यद्दशमम् दशमै यद्यन्ति यन्ति यद्दशमम् यद्दशमम् दशमै यद्यद्दशममहरहर्दशमै यद्यद्दशममः दशममहरहर्दशमम् दशममः पापावहीयम् पापावहीयमहर्दशमम् दशममः पापावहीयम् अहः पापावहीयम् पापावहीयमहरः पापावहीयम् वै वै पापावहीयमहरः पापावहीयम् वै पापावहीयम् वै वै पापावहीयम् पापावहीयम् वा एतेनैतेन वै पापावहीयम् पापावहीयम् वा एतेन पापावहीयमिति पापा अवहीयम् वा एतेनैतेन वै वा एतेन भवन्ति भवन्त्येतेन वै वा एतेन भवन्ति एतेन भवन्ति भवन्त्येतेनैतेन भवन्ति यद्यद्भवन्त्येतेनैतेन भवन्ति यत् भवन्ति यद्यद्भवन्ति भवन्ति यद्दशमम् दशमै यद्भवन्ति भवन्ति यद्दशमम् यद्दशमम् दशमै यद्यद्दशममहरहर्दशमै यद्यद्दशममः दशममहरहर्दशमम् दशममहर्यो यो हर्दशमम् दशममहर्यः अहर्यो यो हरहर्यो वै वै यो हरहर्यो वै यो वै वै यो यो वै प्रजवम् प्रजवम् वै यो यो वै प्रजवम् वै प्रजवम् प्रजवम् वै वै प्रजवम् यताम् यताम् प्रजवम् वै वै प्रजवम् यताम् प्रजवम् यताम् यताम् प्रजवम् प्रजवम् यतामपथेनापथेन यताम् प्रजवम् प्रजवम् यतामपथेन प्रजवमिति प्राजवम् यतामपथेनापथेन यताम् यतामपथेन प्रतिपद्यते प्रतिपद्यते अपथेन यताम् यतामपथेन प्रतिपद्यते अपथेन प्रतिपद्यते प्रतिपद्यते पथेनापथेन प्रतिपद्यते यो यः प्रतिपद्यते पथेनापथेन प्रतिपद्यते यः प्रतिपद्यते यो यः प्रतिपद्यते प्रतिपद्यते यस्थाणुग्स्थाणि यः प्रतिपद्यते प्रतिपद्यते यस्थाणुम् प्रतिपद्यत इति प्रतिपद्यते यस्थाणुग्स्थाणि यो यस्थाणुगोहन्ति हन्ति स्थाणि यो यस्थाणुगोहन्ति स्थाणुगोहन्ति हन्ति स्थाणुग्स्थाणुगोहन्ति यो यो हन्ति स्थाणुग्स्थाणुगोहन्ति यः हन्ति यो यो हन्ति हन्ति यो भ्रेशम् भ्रेशम् यो हन्ति हन्ति यो भ्रेशम् यो भ्रेशम् भ्रेशम् यो यो भ्रेशन्येति न्येति भ्रेशम् यो यो भ्रेशन्येति भ्रेशन्येति न्येति भ्रेशम् भ्रेशन्येति ससन्येति भ्रेशम् भ्रेशन्येति सः नेति ससन्येति न्येति सहीयते हीयते सन्येति न्येति सहीयते नेतीति नी एति सहीयते हीयते स सहीयते स सहीयते स सहीयते सः हीयते स सहीयते हीयते स यो यः सहीयते हीयते स यः स यो यः स यो वै वै यः स यो वै यो वै वै यो यो वै दशमे दशमे वै यो यो वै दशमे वै दशमे दशमे वै वै दशमे हन्नहन् दशमे वै वै दशमे हन्न दशमे हन्नहन् दशमे दशमे हन्न विवाक्ये विवाक्ये हन् दशमे दशमे हन्न विवाक्ये अहन्न विवाक्ये विवाक्ये हन्नहन्न विवाक्य उपहन्यत उपहन्यते विवाक्ये हन्नहन्न विवाक्य उपहन्यते अविवाक्य उपहन्यत उपहन्यते विवाक्ये विवाक्य उपहन्यते स स उपहन्यते विवाक्ये विवाक्य उपहन्यते सः अविवाक्य इत्यविवाक्ये उपहन्यते स स उपहन्यत उपहन्यते स हीयते हीयते स उपहन्यत उपहन्यते स हीयते उपहन्यत इत्युपाहन्यते स हीयते हीयते स सहीयते तस्मै तस्मै हीयते स सहीयते तस्मै हीयते तस्मै तस्मै हीयते हीयते तस्मै यो यस्तस्मै हीयते हीयते तस्मै यः तस्मै यो यस्तस्मै तस्मै य उपहताय उपहताय यस्तस्मै तस्मै य उपहताय य उपहतायोपहताय यो य उपहताय व्याह व्याहोपहताय यो य उपहताय व्याह उपहताय व्याह व्याहोपहतायोपहताय व्याहतन्तम् व्याहोपहतायोपहताय व्याहतम् उपहतायेत्युपाहताय व्याहतन्तम् व्याह व्याहतमेवैव तम् व्याह व्याहतमेव व्याहेति वि आह तमेवैव दन्तमेवान्वारभ्यान्वारभ्यैव दन्तमेवान्वारभ्य एवान्वारभ्यान्वारभ्यैवैवान्वारभ्यसगुंसमन्वारभ्यैवैवान्वारभ्यसम् अन्वारभ्यसगुंसमन्वारभ्यान्वारभ्यसमश्नुते श्नुते समन्वारभ्यान्वारभ्यसमश्नुते अन्वारभ्येत्यनो आरभ्य समश्नुते श्नुते सगुंसमश्नुते थाश्नुते सगुंसमश्नुते थ अश्नुते थाश्नुते श्नुते थयो योथा अश्नुते श्नुते थयः अथयो योथा थयो व्याह व्याह योथा थयो व्याह यो व्याह व्याह यो यो व्याह स व्याह यो यो व्याह सः व्याह स व्याह व्याह स हीयते हीयते स व्याह व्याह स हीयते व्याहेति वि आह सहीयते हीयते स सहीयते तस्मात्तस्माद्धीयते स सहीयते तस्मात् हीयते तस्मात्तस्माद्धीयते हीयते तस्मात् दशमे दशमे तस्माद्धीयते हीयते तस्माद्दशमे तस्माद्दशमे दशमे तस्मात्तस्माद्दशमे हन्नहन् दशमे तस्मात्तस्माद्दशमे हन्न दशमे हन्नहन् दशमे दशमे हन्न विवाक्ये विवाक्ये हन् दशमे दशमे हन्न विवाक्ये अहन्न विवाक्ये विवाक्ये हन्नहन्न विवाक्य उपहतायोपहताय विवाक्ये हन्नहन्न विवाक्य उपहताय अविवाक्य उपहतायोपहताय विवाक्ये विवाक्य उपहताय नोपहताय विवाक्ये विवाक्य उपहताय न अविवाक्य इत्यवि वाक्ये उपहतायन नोपहतायोपहताय न व्युच्यम् व्युच्यन्नोपहतायोपहताय न व्युच्यम् उपहतायेत्युपाहताय न व्युच्यम् युच्यन्न न व्युच्यमथो अथो व्युच्यन्न न व्युच्यमथो व्युच्यमथो अथो व्युच्यम् युच्यमथो खलु खल्वथो व्युच्यम् युच्यमथो खलु व्युच्यमिति वि उच्यम् अथो खलु खल्वथो अथो खल्वाहुराहुः खल्वथो अथो खल्वाहु अथो इत्यथो खल्वाहुराहुः खलु खल्वाहुर्यज्ञस्य यज्ञस्याहुः खलु खल्वाहुर्यज्ञस्य आहुर्यज्ञस्य यज्ञस्याहुराहुर्यज्ञस्य वै वै यज्ञस्याहुराहुर्यज्ञस्य वै यज्ञस्य वै वै यज्ञस्य यज्ञस्य वै समृद्धेन समृद्धेन वै यज्ञस्य यज्ञस्य वै समृद्धेन वै समृद्धेन समृद्धेन वै वै समृद्धेन देवा देवाः समृद्धेन वै वै समृद्धेन देवा समृद्धेन देवा देवाः समृद्धेन समृद्धेन देवाः सुवर्गं सुवर्गम् देवाः समृद्धेन समृद्धेन देवाः सुवर्गम् समृद्धेनेति समृद्धेन देवाः सुवर्गं सुवर्गम् देवा देवाः सुवर्गम् लोकम् लोककं सुवर्गम् देवा देवाः सुवर्गम् लोकम् सुवर्गम् लोकम् लोककं सुवर्गं सुवर्गम् लोकमायन्नायन् लोककं सुवर्गं सुवर्गम् लोकमायन् सुवर्गमिति सुवर्गम् लोकमायन्नायन् लोकम् लोकमायन यज्ञस्य यज्ञस्यायन् लोकम् लोकमायन यज्ञस्य आयनयज्ञस्य यज्ञस्यायन्नायन यज्ञस्य व्यर्थेन व्यर्थेन यज्ञस्यायन्नायन यज्ञस्य व्यर्थेन यज्ञस्य व्यर्थेन व्यर्थेन यज्ञस्य यज्ञस्य व्यर्थेनासुरानसुरान् व्यर्थेन यज्ञस्य यज्ञस्य व्यर्थेनासुरान् व्यर्थेनासुरानसुरान् व्यर्थेन व्यर्थेनासुरान् परा परासुरान् व्यर्थेन व्यर्थेनासुरान् परा व्यर्थेनेति व्यर्थेन असुरान् परापरासुरानसुरान् पराभावयन्न भावयन् परासुरानसुरान् पराभावयन् पराभावयन्न भावयन् परापराभावयन्नितीत्यभावयन् परापराभावयन्निति अभावयन्निधेत्यभावयन्न भावयन्निधि यद्यदित्यभावयन्न भावयन्निधि यद् इति यद्यदिति यत्खलु खलु यदितीत यत्खलु यत्खलु खलु यद्यत्खलु वै वै खलु यद्यत्खलु वै खलु वै वै खलु खलु वै यज्ञस्य यज्ञस्य वै खलु खलु वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य समृद्धमो समृद्धम् यज्ञस्य वै वै यज्ञस्य समृद्धम् यज्ञस्य समृद्धको समृद्धम् यज्ञस्य यज्ञस्य समृद्धम् तत्तत् समृद्धम् यज्ञस्य यज्ञस्य समृद्धम् तत् समृद्धम् तत्तत् समृद्धको समृद्धम् तद्यजमानस्य यजमानस्य तत् समृद्धको समृद्धम् तद्यजमानस्य समृद्धमेतेषाम् अर्थम् तद्यजमानस्य यजमानस्य तत्तद्यजमानस्य यद्यद्यजमानस्य तत्तद्यजमानस्य यद् यजमानस्य यद्यद्यजमानस्य यजमानस्य यद्व्यर्थम् व्यर्थम् यद्यजमानस्य यजमानस्य यद्व्यर्थम् यद्व्यर्थम् व्यर्थम् यद्यद्व्यर्थम् तत्तद्व्यर्थम् यद्यद्व्यर्थम् तत् व्यर्थम् तत्तद्व्यर्थम् व्यर्थम् तद्भ्रातृव्यस्य भ्रातृव्यस्य तद्व्यर्थम् व्यर्थम् तद्भ्रातृव्यस्य व्यर्थमिति अर्थम् तद्भ्रातृव्यस्य भ्रातृव्यस्य तत्तद्भ्रातृव्यस्य स भ्रातृव्यस्य तत्तद्भ्रातृव्यस्य स भ्रातृव्यस्य स भ्रातृव्यस्य भ्रातृव्यस्य स यो यः स भ्रातृव्यस्य भ्रातृव्यस्य स यः स यो यस्स स यो वै वै यस्स स यो वै यो वै वै यो यो वै दशमे दशमे वै यो यो वै दशमे वै दशमे दशमे वै वै दशमे हन्नहन् दशमे वै वै दशमे हन्नो दशमे हन्नहन् दशमे दशमे हन्न विवाक्ये विवाक्ये हन् दशमे दशमे हन्न विवाक्ये अहन्न विवाक्ये विवाक्ये हन्नहन्न विवाक्य उपहन्यत उपहन्यते विवाक्ये हन्नहन्न विवाक्य उपहन्यते अविवाक्य उपहन्यत उपहन्यते विवाक्ये विवाक्य उपहन्यते स स उपहन्यते विवाक्ये विवाक्य उपहन्यते स अविवाक्य इत्यविवाक्ये उपहन्यते स स उपहन्यत उपहन्यते स एवैव स उपहन्यत उपहन्यते स एव उपहन्यत इत्युपहन्यते स एवैव स स एवात्यत्येव स स एवाति एवात्यत्येवैवातिरेचयति अतिरेचयति रेचयत्यत्यतिरेचयति ते रेचयत्यत्यतिरेचयति ते रेचयति ते रेचयति रेचयति ते ये ते रेचयति रेचयति ते ये ते ये ते ते ये बाह्या बाह्या ये ते ते ये बाह्याः ये बाह्या बाह्या ये बाह्या दृशीकवो बाह्या ये बाह्या दृशीकवः बाह्या दृशीकवो बाह्या बाह्या दृशीकवस्युस्यर्दृशीकवो बाह्या बाह्या दृशीकवस्युः दृशीकवस्यस्यर्दृशीकवो दृशीकवस्युस्ते देस्यर्दृशीकवो दृशीकवस्युस्ते स्युस्ते देस्यस्यस्ते विविदेस्यस्यस्ते वि ते विविदे ते विब्रूयर्ब्रूयर्विदे ते विब्रूयुः विब्रूयर्ब्रूयर्विविब्रूयुर्यदि यदि ब्रूयर्विविब्रूयुर्यदि ब्रूयुर्यदि यदि ब्रूयर्ब्रूयुर्यदि तत्र तत्र यदि ब्रूयर्ब्रूयुर्यदि तत्र यदि तत्र तत्र यदि यदि तत्र न तत्र यदि यदि तत्र न तत्र न तत्र तत्र न विन्देयुर्विन्देयर्न तत्र तत्र न विन्देयुः न विन्देयुर्विन्देयुर्न विन्देयुरन्तः सदसादन्तः सदसाद्विन्देयुर्न विन्देयुरन्तः सदसाद् विन्देयुरन्तः सदसादन्तः सदसाद्विन्देयुर्विन्देयुरन्तः सदसाद्विच्यम् विच्यमन्तः सदसाद्विन्देयुर्विन्देयुरन्तः सदसाद्विच्यम् अन्तःसदसाद्विच्यम् युच्यमन्तः सदसादन्तः सदसाद्विच्यम् यदि यद्युच्यमन्तः सदसादन्तः सदसाद्विच्यम् यदि अन्तः सदसादित्यन्तः सदसाद् युच्यम् यदि यदिव्युच्यम् युच्यम् यदि तत्र तत्र यदिव्युच्यम् युच्यम् यदि तत्र युच्यमिति वि उच्यम् यदि तत्र तत्र यदि यदि तत्र न तत्र यदि यदि तत्र न तत्र न तत्र तत्र न विन्देयुर्विन्देयुर्न तत्र तत्र न विन्देयुः न विन्देयुर्विन्द्रेयुर्न न विन्देयुर्ग्रहपतिना ग्रहपतिना विन्देयुर्न न विन्देयुर्ग्रहपतिना विन्देयुर्ग्रहपतिना ग्रहपतिना विन्देयुर्विन्देयुर्ग्रहपतिना व्युच्यम् युच्यम् ग्रहपतिना विन्देयुर्विन्देयुर्ग्रहपतिना व्युच्यम् ग्रहपतिना व्युच्यम् युच्यम् ग्रहपतिना ग्रहपतिना व्युच्यम् तत्तद्व्युच्यम् ग्रहपतिना ग्रहपतिना व्युच्यम् तत् ग्रहपतिनेति ग्रहपतिना व्युच्यम् तत्तद्व्युच्यम् युच्यम् तद्व्युच्यम् युच्यम् तद्व्युच्यम् युच्यम् तद्व्युच्यम् युच्यमिति वि उच्यम् तद्व्युच्यम् युच्यम् तत्तद्व्युच्यमेवैव व्युच्यम् तत्तद्व्युच्यमेव युच्यमेवैव व्युच्यम् युच्यमेवाथाथैव व्युच्यम् युच्यमेवाथ युच्यमिति रि उच्यम् एवाथाथैवैवाथवैव अथैवैवाथवै अथवैव अथाथवा एतदेतद्वा अथाथवा एतत् वा एतदेतद्वैव एतत्सत्पराज्ञया सत्पराज्ञया एतद्वैव एतत्सत्पराज्ञयाः एतत्सत्पराज्ञया सर्पराज्ञया एतदेतत्सर्पराज्ञया अग्निरग्भिः सर्पराज्ञया एतदेतत्सर्पराज्ञया अग्निः सर्पराज्ञया अर्घ्भिरग्भिः सर्पराज्ञया सर्पराज्ञया अर्घ्भिस्तुवन्ति स्तुवन्त्यर्घ्भिः सर्पराज्ञया सर्पराज्ञया अर्घ्भिः स्तुवन्ति सर्पराज्ञया इति सर्पराज्ञयाः अर्घ्यस्तवन्तस्तुवन्त्यर्घ्भिरग्भिस्तुवन्तीयमियग्स्तुवन्त्यर्घ्भिरग्भिस्तुवन्तीयम् अर्घ्भिरित्युर्गोभिः स्तुवन्तीयमियग्स्तुवन्तस्तुवन्तीयम् वै वा इयग्स्तुवन्तस्तुवन्तीयम् वै इयम् वै वा इयमियम् वै सर्पदः सर्पदो वा इयमियम् वै सर्पदः वै सर्पदः सर्पदो वै वै सर्पदो राज्ञीराज्ञी सर्पदो वै वै सर्पदो राज्ञी सर्पदो राज्ञी राज्ञी सर्पदः सर्पदो राज्ञी यद्यद्राज्ञी सर्पदः सर्पदो राज्ञी यद् राज्ञी यद्यद्राज्ञी राज्ञी यद्वै वै यद्राज्ञी राज्ञी यद्वै यद्वै वै यद्यद्वा अस्यामस्याम् वै यद्यद्वा अस्याम् वा अस्यामस्याम् वै वा अस्याम् किम् किमस्याम् वै वा अस्याम् किम् अस्याम् किम् किमस्यामस्याम् किञ्च च किमस्यामस्याम् किञ्च किञ्च च किम् किञ्चार्च्छन्त्यर्चन्ति च किम् किञ्चार्च्छन्ति चार्च्छन्त्यर्चन्ति चार्च्छन्ति यद्यदर्चन्ति चार्च्छन्ति यद् अर्चन्ति यद्यदर्चन्त्यर्चन्ति यदा नृचुरा नृचर्यदर्चन्त्यर्चन्ति यदा नृचुः यदा नृचुरा नृचर्यद्यदा नृचस्तेन तेना नृचर्यद्यदा नृचस्तेन आनृचस्तेन तेना नृचुरा नृचस्तेनेयमियम् तेना नृचुरा नृचस्तेनेयम् तेनेयमियन्तेन तेनेयगो सर्पराज्ञी सर्पराज्ञी यन्तेन तेनेयगो सर्पराज्ञी इयगो सर्पराज्ञी सर्पराज्ञीयमियगो सर्पराज्ञी ते ते सर्पराज्ञीयमियगो सर्पराज्ञी ते सर्पराज्ञी ते ते सर्पराज्ञी सर्पराज्ञी ते यद्यत्ते सर्पराज्ञी सर्पराज्ञी ते यद् सर्पराज्ञीति सर्पराज्ञी ते यद्यत्ते ते यदेवैव यत्ते ते यदेव यदेवैव यद्यदेव किम् किमेव यद्यदेव किम् एव किम् किमेवैव किञ्च च किमेवैव किञ्च च किम् किञ्च वाचा वाचा च किम् किञ्च वाचा च वाचा वाचा च च वाचा नृचुरा नृचुर्वाचा च च वाचा नृचुः वाचा नृचुरा नृचुर्वाचा वाचा नृचुर्यद्यदा नृचुर्वाचा वाचा नृचुर्यद् आनृचर्यद्यदा नृचुरा नृचर्यदतोऽध्यतोऽधियदा नृचुरा नृचर्यदतोऽधि यदतोऽध्यतोऽधियद्यततोऽध्यर्चितारोऽर्चितारोतोऽधियद्यततोऽध्यर्चितारः अतोऽध्यर्चितारोऽर्चितारोतोऽध्यतोऽध्यर्चितारस्तत्तदर्चितारोतोऽध्यतोऽध्यर्चितारस्तत् अर्चितारस्तत्तदर्चितारोऽर्चितारस्तदुभयमुभयन्तदर्चितारोऽर्चितारस्तदुभयम् तदुभयमुभयम् दत्तदुभयमाप्त्वाप्त्वोभयन्दत्तदुभयमाप्त्वा उभयमाप्त्वाप्त्वोभयमुभयमाप्त्वा वरुध्या वरुध्याप्त्वोभयमुभयमाप्त्वा वरुध्या आप्त्वा वरुध्या वरुध्याप्त्वाप्त्वा वरुध्योदुत वरुध्याप्त्वाप्त्वा वरुध्योद् अवरुध्योदुत वरुध्या वरुध्योत्तिष्ठामतिष्ठामोद वरुध्या वरुध्योत्तिष्ठाम अवरुध्येत्यवरुध्या उत्तिष्ठामतिष्ठामोदुत्तिष्ठामेदीति तिष्ठामोदुत्तिष्ठामेदि तिष्ठामेदीति तिष्ठामतिष्ठामे दिताभिस्ताभिरिति तिष्ठामतिष्ठामे दिताभिः इदिताभिस्ताभिरिति दिताभिर्मनसा मनसा ताभिरिति दिताभिर्मनसा ताभिर्मनसा मनसा ताभिस्ताभिर्मनसास्तवते स्तवते मनसा ताभिस्ताभिर्मनसास्तवते मनसास्तवते स्तवते मनसा मनसास्तवते ननस्तवते मनसा मनसास्तवतेन स्तवतेन नस्तवते स्तवतेन वै वै नस्तवते स्तवतेन वै न वै वै न वा इमामिमाम् वै न वा इमाम् वा इमामिमाम् वै वा इमामश्वरथो ओश्वरथ इमाम् वै वा इमामश्वरथ इमामश्वरथो ओश्वरथ इमामिमामश्वरथो ननाश्वरथ इमामिमामश्वरथो न अश्वरथो ननाश्वरथो अश्वरथो नाश्वतरीरथो अश्वतरीरथो नाश्वरथो अश्वरथो नाश्वतरीरथ अश्वरथ इत्यश्वरथः नाश्वतरीरथो अश्वतरीरथो ननाश्वतरीरथः सद्यः सद्यो अश्वतरीरथो ननाश्वतरीरथः सद्यः अश्वतरीरथः सद्यः सद्यो अश्वतरीरथो अश्वतरीरथः सद्यः पर्याप्तम् पर्याप्तमो सद्यो अश्वतरीरथो अश्वतरीरथः सद्यः पर्याप्तम् अश्वतरीरथ इत्यश्वतरीरथः सद्यः पर्याप्तम् पर्याप्तमो सद्यः सद्यः पर्याप्तमर्हत्यर्हति पर्याप्तमो सद्यः सद्यः पर्याप्तमर्हति पर्याप्तमर्हत्यर्हति पर्याप्तम् पर्याप्तमर्हति मनो मनोर्हति पर्याप्तम् पर्याप्तमर्हति मनः पर्याप्तमिति परि आप्तम् अर्हति मनो मनोर्हत्यर्हति मनो वै वै मनोर्हत्यर्हति मनो वै मनो वै वै मनो मनो वा इमामिमाम् वै मनो मनो वा इमाम् वा इमामिमाम् वै वा इमागो सद्यः सद्य इमाम् वै वा इमागो सद्यः इमागो सद्यः सद्य इमामिमागो सद्यः पर्याप्तम् पर्याप्तगो सद्य इमामिमागो सद्यः पर्याप्तम् सद्यः पर्याप्तम् पर्याप्तगो सद्यः सद्यः पर्याप्तमर्हत्यर्हति पर्याप्तगो सद्यः सद्यः पर्याप्तमर्हति पर्याप्तमर्हत्यर्हति पर्याप्तम् पर्याप्तमर्हति मनो मनोर्हति पर्याप्तम् पर्याप्तमर्हति मनः पर्याप्तमिति परि आप्तुम् अर्हति मनो मनोरहत्यर्हति मनः परिभवितुम् परिभवितुम् मनोरहत्यर्हति मनः परिभवितुम् मनः परिभवितुम् परिभवितुम् मनो मनः परिभवितमथाथ परिभवितुम् मनो मनः परिभवितमथ परिभवितमथाथ परिभवितुम् परिभवितमथ ब्रह्म ब्रह्माथ परिभवितुम् परिभवितमथ ब्रह्म परिभवितमिति परि भवितुम् अथ ब्रह्म ब्रह्माथाथ ब्रह्म वदन्ति वदन्ति ब्रह्माथाथ ब्रह्म वदन्ति ब्रह्म वदन्ति वदन्ति ब्रह्म ब्रह्म वदन्ति परिमिताः परिमिता वदन्ति ब्रह्म ब्रह्म वदन्ति परिमिताः वदन्ति परिमिताः परिमिता वदन्ति वदन्ति परिमिता वै वै परिमिता वदन्ति वदन्ति परिमिता वै परिमिता वै वै परिमिताः परिमिता वा अर्च अर्च वै परिमिताः परिमिता वा अर्चः परिमिता इति परिमिताः वा अर्चर्च वै वा अजः परिमितानि परिमितान्युच वै वा अजः परिमितानि अजः परिमितानि परिमितान्युच अजः परिमितानि सामानि सामानि परिमितान्युच अजः परिमितानि सामानि परिमितानि सामानि सामानि परिमितानि परिमितानि सामानि परिमितानि परिमितानि सामानि परिमितानि परिमितानि सामानि परिमितानि सामानि परिमितानि सामानि परिमितानि परिमितानि सामानि सामानि परिमितानि यजोगुंषि यजोगुंषि परिमितानि सामानि सामानि परिमितानि यजोगुंषि परिमितानि यजोगुंषि यजोगुंषि परिमितानि परिमितानि यजोगश्यथाथ यजोगुंषि परिमितानि परिमितानि यजोगश्यथ परिमितानि परिमितानि यजोगश्यथाथ यजोगुंषि यजोगश्यथैतस्यैतस्याथ यजोगुंषि यजोगश्यथैतस्य अथैतस्यैतस्याथाथैतस्यै वै वैतस्याथाथैतस्यैव एतस्यै वै वैतस्यैतस्यैवान्तोऽन्त एवैतस्यैतस्यैवान्तः एवान्तोऽन्त एवैवान्तोऽनान्त एवैवान्तोन अन्तोऽनान्तोऽन्तोऽनास्त्यस्ति नान्तोऽन्तो नास्ति नास्त्यस्ति न नास्ति यद्यदस्ति न नास्ति यद् अस्ति यद्यदस्त्यस्ति यद्ब्रह्म ब्रह्म यदस्त्यस्ति यद्ब्रह्म यद्ब्रह्म ब्रह्म यद्यद्ब्रह्म तत्तद्ब्रह्म यद्यद्ब्रह्म तद् ब्रह्म तत्तद्ब्रह्म ब्रह्म तत्प्रतिगृणते प्रतिगृणते तद्ब्रह्म ब्रह्म तत्प्रतिगृणते तत्प्रतिगृणते प्रतिगृणते तत्तत्प्रतिगृणत आप्रतिगृणते तत्तत्प्रतिगृणत आ प्रतिगृणत आप्रतिगृणते प्रतिगृणत आचक्षेत चक्षेताप्रतिगृणते प्रतिगृणत आचक्षेत प्रतिगृणत इति प्रतिगृणते आचक्षेत चक्षेताचक्षेतस चक्षेताचक्षेतस चक्षेतस स चक्षेतचक्षेत स प्रतिकरः प्रतिकरः स चक्षेतचक्षेत स प्रतिकरः स प्रतिकरः प्रतिकरः स स प्रतिकरः प्रतिकर इति प्रतिकरः ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति किं किं वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति किम् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति किं किं वदन्ति वदन्ति किं द्वादशाहस्य द्वादशाहस्य किं वदन्ति वदन्ति किं द्वादशाहस्य किं द्वादशाहस्य द्वादशाहस्य किञ्चन द्वादशाहस्य प्रथमेन प्रथमेन द्वादशाहस्य किञ्चन द्वादशाहस्य प्रथमेन द्वादशाहस्य प्रथमेन प्रथमेन द्वादशाहस्य द्वादशाहस्य प्रथमेनाह्ना प्रथमेन द्वादशाहस्य द्वादशाहस्य प्रथमेनाह्ना द्वादशाहस्येद् द्वादशा अहस्य प्रथमेनाह्नाह्ना प्रथमेन प्रथमेनाह्नर्त्विजा मृत्युजामह्ना प्रथमेन प्रथमेनाह्नर्त्विजा अह्नर्त्विजा मृत्युजामह्नाह्नर्त्विजा यजमानो यजमानर्त्विजामह्नाह्नर्त्विजा यजमानः अर्त्विजाञ्जमानो यजमान अर्त्विजा मृत्युजाञ्जमानो वृङ्क्ते वृङ्क्ते यजमान अर्त्विजा मृत्युजाञ्जमानो वृङ्क्ते यजमानो वृङ्क्ते वृङ्क्ते यजमानो यजमानो वृङ्क्त इतीति वृङ्क्ते यजमानो यजमानो वृङ्क्त इति वृङ्क्त इतीति वृङ्क्ते वृङ्क्त इति तेजस्तेज इति वृङ्क्ते वृङ्क्त इति तेजः इति तेजस्तेज इति तेज इन्द्रियमिन्द्रियम् तेज इति तेज इन्द्रियम् तेज इन्द्रियमिन्द्रियम् तेजस्तेज इन्द्रियमिदीति इन्द्रियम् तेजस्तेज इन्द्रियमिति इन्द्रियमिदीति इन्द्रियमिन्द्रियमिति किम् किमिति इन्द्रियमिन्द्रियमिति किम् इति किम् किमिति किम् द्वितीयेन द्वितीयेन किमिति किम् द्वितीयेन किम् द्वितीयेन द्वितीयेन किम् किम् द्वितीयेनेदीति द्वितीयेन किम् किम् द्वितीयेनेति द्वितीयेनेदीति द्वितीयेन द्वितीयेनेति प्राणान् प्राणानिति द्वितीयेन द्वितीयेनेति प्राणान् प्राणान् प्राणानि देत् प्राणानन्नाद्यमन्नाद्यम् प्राणानि देत् प्राणानन्नाद्यम् प्राणानन्नाद्यमन्नाद्यम् प्राणान् प्राणानन्नाद्यमिदीत्यन्नाद्यम् प्राणान् प्राणानन्नाद्यमिति प्राणानिति प्राणान् अन्नाद्यमिदीत्यन्नाद्यमन्नाद्यमिति किम् किमित्यन्नाद्यमन्नाद्यमिति किम् अन्नाद्यमित्यन्नाद्यम् इति किम् किमिदीति किम् तृतीयेन तृतीयेन किमितीति किम् तृतीयेन किम् तृतीयेन तृतीयेन किम् किम् तृतीयेनेतीति तृतीयेन किम् किम् तृतीयेनेति तृतीयेनेतीति तृतीयेन तृतीयेनेति त्रीकस्त्रीणिति तृतीयेन तृतीयेनेति त्रीन् इति त्रीकस्त्रीणिति त्रीणि मानि मान्त्रीणिति त्रीणि मान् त्रीणि मानि मान्त्रीकस्त्रीणि मान् लोकान् लोकानि मान्त्रीकस्त्रीणि मान् लोकान् इमान् लोकान् लोकानि मानि मान् लोकानिति लोकानि मानि मान् लोकानिति लोकानिधीति लोकान् लोकानिति किञ्चमिति लोकान् लोकानिति किम् इति किञ्चमितीति किञ्चदर्थेन चतुर्थेन किमितीति किञ्चदर्थेन किञ्चदर्थेन चतुर्थेन किम् किञ्चदर्थेनेतीति चतुर्थेन किम् किञ्चदर्थेनेति चतुर्थेनेतीति चतुर्थेन चतुर्थेनेति चतुष्पदश्चतुष्पद इति चतुर्थेन चतुर्थेनेति चतुष्पदः इति चतुष्पदश्चतुष्पद इतीति चतुष्पदः पशोन् पशोकश्चतुष्पद इतीति चतुष्पदः पशोन् चतुष्पदः पशोन् पशोकश्चतुष्पदश्चतुष्पदः पशोनितीति पशोकश्चतुष्पदश्चतुष्पदः पशोनिति चतुष्पद इति चतुः पदः पशोनिति पशोन् पशोनिति किम् किमिति पशोन् पशोनिति किम् इति किम् किमिति किम् पञ्चमेन पञ्चमेन किमितीति किम् पञ्चमेन किम् पञ्चमेन पञ्चमेन किम् किम् पञ्चमेनेतीति पञ्चमेन किम् किम् पञ्चमेनेति पञ्चमेनेतीति पञ्चमेन पञ्चमेनेति पञ्चाक्षराम् पञ्चाक्षरामिति पञ्चमेन पञ्चमेनेति पञ्चाक्षराम् इति पञ्चाक्षराम् पञ्चाक्षरामिति पञ्चाक्षराम् पङ्क्तिम् पङ्क्तिम् पञ्चाक्षरामिति पञ्चाक्षराम् पङ्क्तिम् पञ्चाक्षराम् पङ्क्तिम् पङ्क्तिम् पञ्चाक्षराम् पञ्चाक्षराम् पङ्क्तिमिति पङ्क्तिम् पञ्चाक्षराम् पञ्चाक्षराम् पङ्क्तिमिति पञ्चाक्षरामिति पञ्चाक्षराम् पङ्क्तिमितीति पङ्क्तिम् पङ्क्तिमिति किम् किमिति पङ्क्तिम् पङ्क्तिमिति किम् इति किम् किमितीति किगो षष्ठेन षष्ठेन किमितीति किगो षष्ठेन किगो षष्ठेन षष्ठेन किम् किगो षष्ठेनेतीति षष्ठेन किम् किगो षष्ठेनेति षष्ठेनेतीति षष्ठेन षष्ठेनेति षट्षडिति षष्ठेन षष्ठेनेति षड् इति षट्षडिति षडृतोन् ऋतोन् षडिति षडृतोन् षड्तोनृतोन् षट् षड्तोनितीत्युतोन् षट् षड्तोनिति ऋतोनितीत्युतोनृतोनिति किम् किमित्युतोनृतोनिति किम् इति किम् किमितीति किगुंसप्तमेन सप्तमेन किमितीति किगुंसप्तमेन किगुंसप्तमेन सप्तमेन किम् किगुंसप्तमेनेतीति सप्तमेन किम् किगुंसप्तमेनेति सप्तमेनेतीति सप्तमेन सप्तमेनेति सप्तपदागुंसप्तपदामिति सप्तमेन सप्तमेनेति सप्तपदाम् इति सप्तपदागुं सप्तपदामितेन सप्तपदागुं शक्वरीगुं शक्वरीगुं सप्तपदामितेन सप्तपदागुं शक्वरीम् सप्तपदागुं शक्वरीगुं शक्वरीगुं सप्तपदागुं सप्तपदागुं शक्वरीमितेन शक्वरीगुं सप्तपदागुं सप्तपदागुं शक्वरीमिति सप्तपदामिति सप्तापदाम् शक्वरेमिति शक्वरेगो शक्वरेमिति किङ्किमिति शक्वरेगो शक्वरेमिति किम् इति किङ्किमिति किमष्टमेन किमिति किमष्टमेन किमष्टमेन अष्टमेन किङ्किमष्टमेनेतीत्यष्टमेन किङ्किमष्टमेनेति अष्टमेनेतीत्यष्टमेन अष्टमेनेत्यष्टाक्षरामष्टाक्षरामित्यष्टमेन अष्टमेनेत्यष्टाक्षरामित्यष्टाक्षराम् गायत्रीम् गायत्रीमष्टाक्षरामिदीत्यष्टाक्षराम् गायत्रीम् अष्टाक्षराम् गायत्रीम् गायत्रीमष्टाक्षरामष्टाक्षराम् गायत्रीमिति गायत्रीमष्टाक्षरामष्टाक्षराम् गायत्रीमिति अष्टाक्षरामित्यष्टाक्षराम् गायत्रीमिति गायत्रीम् गायत्रीमिति किङ्किमिति गायत्रीम् गायत्रीमिति किम् इति किङ्किमिति किन्नवमेन नवमेन किमिति किन्नवमेन किन्नवमेन नवमेन किङ्किन्नवमेनेतीति नवमेन किङ्किन्नवमेनेति नवमेनेतीति नवमेन नवमेनेति त्रिवृतम् त्रिवृतमिति नवमेन नवमेनेति त्रिवृतम् इति त्रिवृतम् त्रिवृतमिति त्रिवृतग्रस्तोमग्रस्तोमम् त्रिवृतमिति त्रिवृतग्रस्तोमम् त्रिवृतग्रस्तोमग्रस्तोमम् त्रिवृतम् त्रिवृतग्रस्तोममिति स्तोमम् त्रिवृतम् त्रिवृतग्रस्तोममिति त्रिवृतमिति त्रिवृतम् स्तोममिति स्तोमग्रस्तोममिति किङ्किमिति स्तोमग्रस्तोममिति किम् इति किङ्किमिति किम् दशमेन दशमेन किमिति किम् दशमेन किम् दशमेन दशमेन किङ्किम् दशमेनेति दशमेन किङ्किम् दशमेनेति दशमेनेति दशमेन दशमेनेति दशाक्षराम् दशाक्षरामिति दशमेन दशमेनेति दशाक्षराम् इति दशाक्षराम् दशाक्षरामिति दशाक्षराम् विराजम् विराजम् दशाक्षरामिति दशाक्षराम् विराजम् दशाक्षराम् विराजम् विराजम् दशाक्षराम् दशाक्षराम् विराजमिति विराजम् दशाक्षराम् दशाक्षराम् विराजमिति दशाक्षरामिति दशा अक्षराम् विराजमिति विराजम् विराजमिति किङ्किमिति विराजम् विराजमिति किम् विराजमिति विराजम् इति किङ्किमिति किमेकादशेनैकादशेन किमिति किमेकादशेन किमेकादशेनैकादशेन किङ्किमेकादशेनेतीत्येकादशेन किङ्किमेकादशेनेति एकादशेनेतीत्येकादशेनैकादशेनेत्येकादशाक्षरामेकादशाक्षरामित्येकादशेनैकादशेनेत्येकादशाक्षराम् इत्येकादशाक्षरामेकादशाक्षरामितीत्येकादशाक्षरान् दृष्टुभम् दृष्टुभमेकादशाक्षरामितीत्येकादशाक्षरान् दृष्टुभम् एकादशाक्षरान् दृष्टुभम् दृष्टुभमेकादशाक्षरामेकादशाक्षरान् दृष्टुभमितीति दृष्टुभमेकादशाक्षरामेकादशाक्षरान् दृष्टुभमिति एकादशाक्षरामित्येकादशाक्षराम् दृष्टुभमितीति दृष्टुभम् दृष्टुभमिति किङ्किमिति दृष्टुभम् दृष्टुभमिति किम् इति किङ्किमिति किम् द्वादशेन द्वादशेन किमिति किम् द्वादशेन किम् द्वादशेन द्वादशेन किङ्किम् द्वादशेनेति द्वादशेन किङ्किम् द्वादशेनेति द्वादशेनेति द्वादशेन द्वादशेनेति द्वादशाक्षरान् द्वादशाक्षरामिति द्वादशेन द्वादशेनेति द्वादशाक्षराम् इति द्वादशाक्षरान् द्वादशाक्षरामिति द्वादशाक्षरान् जगतीम् जगतीम् द्वादशाक्षरामिति द्वादशाक्षरान् जगतीम् द्वादशाक्षरान् जगतीम् जगतीम् द्वादशाक्षरान् द्वादशाक्षरान् जगतीमिति जगतीम् द्वादशाक्षरान् द्वादशाक्षरान् जगतीमिति द्वादशाक्षरामिति द्वादश अक्षराम् जगतीमिति जगतीम् जगतीमित्येतावदेतावदिति जगतीम् जगतीमित्येतावत् इत्येतावदेतावदितेत्येतावद्वैव एतावदितेत्येतावद्वै एतावद्वै वा एतावदेतावद्वा अस्त्यस्ति वा एतावदेतावद्वा अस्ति अस्त्यस्ति वै वा अस्ति यावद्यावदस्ति वै वा अस्ति यावद् अस्ति यावद्यावदस्त्यस्ति यावदेतदेतद्यावदस्त्यस्ति यावदेतद् यावदेतदेतद्यावद्यावदेतद्यावद्यावदेतद्यावद्यावदेतद्यावद् एतद्यावद्यावदेतदेतद्यावदेवैव यावदेतदेतद्यावदेव यावदेवैव यावद्यावदेवास्त्यस्त्येव यावद्यावदेवास्ति एवास्त्यस्त्येवैवास्ति तत्तदस्त्येवैवास्ति तद् अस्ति तत्तदस्त्यस्ति तदेषामेषाम् तदस्त्यस्ति तदेषाम् तदेषामेषाम् तत्तदेषाम् वृङ्क्ते वृङ्क्त एषाम् तत्तदेषाम् वृङ्क्ते एषाम् वृङ्क्ते वृङ्क्त एषामेषाम् वृङ्क्ते वृङ्क्त इति वृङ्क्ते एष वै वा एष एष वा आप्त आप्तो वा एष एष वा आप्तः वा आप्त आप्तो वै वा आप्तो द्वादशाहो द्वादशाः आप्तो वै वा आप्तो द्वादशाः आप्तोद्वादशाहोद्वादशाः आप्त आप्तोद्वादशाहो यद्यद्वादशाः आप्त आप्तोद्वादशाहो यत् द्वादशाहो यद्यद्वादशाहोद्वादशाहो यत्रयोदशरात्रस्त्रयोदशरात्रो यद्वादशाहोद्वादशाहो यत्रयोदशरात्रः द्वादशाः इति द्वादशाः यत्रयोदशरात्रस्त्रयोदशरात्रो यद्यत्रयोदशरात्रः समानगौ समानम् त्रयोदशरात्रो यद्यत्रयोदशरात्रः समानम् त्रयोदशरात्रः समानगौ समानम् त्रयोदशरात्रस्त्रयोदशरात्रः समानगूहि समानम् त्रयोदशरात्रस्त्रयोदशरात्रः समानगूहि त्रयोदशरात्र इति त्रयोदशरात्रः समानगुंहि समानगौ समानगृह्येतदेतद्धि समानगौ समानगृह्येतद् ्येतदेतद्धिह्येतदहरहरेतद्धिह्येतदः एतदहरहरेतदेतदहर्यद्यदहरेतदेतदहर्यद् अहर्यद्यदहरहर्यत्प्रायणीयः प्रायणीयो यदहरहर्यत्प्रायणीयः यत्प्रायणीयः प्रायणीयो यद्यत्प्रायणीयश्च तत्प्रायणीयो यद्यत्प्रायणीयश्च प्रायणीयश्च तत्प्रायणीयः प्रायणीयश्चोदयनीय उदयनीयश्च प्रायणीयः प्रायणीयश्चोदयनीयः प्रायणीय इति प्रायणीयः चोदयनीय उदयनीयश्च चोदयनीयश्च चोदयनीयश्च चोदयनीयश्च उदयनीयश्च चोदयनीय उदयनीयश्च त्रियदिनात्रस्त्रियदिनात्रश्चोदयनीय उदयनीयश्च त्रियदिनात्रः उदयनीय इत्युत अयनीयः चत्रियदिनात्रस्त्रियदिनात्रश्च चत्रियदिनात्रो भवति भवति त्रियदिनात्रश्च चत्रियदिनात्रो भवति त्रियदिनात्रो भवति भवति त्रियदिनात्रस्त्रियदिनात्रो भवति त्रयस्त्रियो भवति त्रियदिनात्रस्त्रियदिनात्रो भवति त्रयः भवदित्रयस्त्रयो भवति भवति त्रय इम इमे त्रयो भवति भवति त्रय इमे त्रय इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोकाः इमे लोका लोका इम इमे लोका एषामेषाम् लोका इम इमे लोका एषाम् लोका एषामेषाम् लोका लोका एषाम् लोकानाम् लोकानामेषाम् लोका लोका एषाम् लोकानाम् एषाम् लोकानामेषामेषाम् लोकानामाप्त्या आप्ति लोकानामेषामेषाम् लोकानामाप्ति लोकानामाप्त्या आप्ति लोकानाम् लोकानामाप्ति प्राणः प्राण आप्ति लोकानाम् लोकानामाप्ति प्राणः आप्ति प्राणः प्राण आप्त्या आप्ति प्राणो वै वै प्राण आप्त्या आप्ति प्राणो वै प्राणो वै वै प्राणः प्राणो वै प्रथमः प्रथमो वै प्राणः प्राणो वै प्रथमः प्राण इति प्राणः वै प्रथमः प्रथमो वै वै प्रथमोदिरात्रोदिरात्रः प्रथमो वै वै प्रथमोदिरात्रः प्रथमोदिरात्रोदिरात्रः प्रथमः प्रथमोदिरात्रो व्यानो व्यानोदिरात्रः प्रथमः प्रथमोदिरात्रो व्यानः अदिरात्रो व्यानो व्यानोदिरात्रोदिरात्रो व्यानो द्वितीयो द्वितीयो व्यानोदिरात्रोदिरात्रो व्यानो द्वितीयः अतिरात्र इत्यधिरात्रः व्यानो द्वितीयो द्वितीयो व्यानो व्यानो द्वितीयो पानो पानो द्वितीयो व्यानो व्यानो द्वितीयो पानः व्यान इति अनः द्वितीयो पानो पानो द्वितीयो द्वितीयो बाणस्तृतीयस्तृतीयो पानो द्वितीयो द्वितीयो बाणस्तृतीयः अपानस्तृतीयस्तृतीयो पानो बाणस्तृतीयः प्राणापानो दानेषु प्राणापानो दानेषु तृतीयो पानो बाणस्तृतीयः प्राणापानो दानेषु अपान इत्यपानः तृतीयः प्राणापानो दानेषु प्राणापानो दानेषु तृतीयस्तृतीयः प्राणापानो दानेष्वेवैव प्राणापानो दानेषु तृतीयस्तृतीयः प्राणापानो दानेष्वेव प्राणापानो दानेष्वेवैव प्राणापानो दानेषु प्राणापानो दानेष्वेवान्नाद्येऽन्नाद्य एव प्राणापानो दानेषु प्राणापानो दानेष्वेवान्नाद्ये प्राणापानो दानेष्विति प्राणापाना दानेषु एवान्नाद्येऽन्नाद्य एवैवान्नाद्ये प्रतिप्रत्यन्नाद्य एवैवान्नाद्ये प्रति अन्नाद्ये प्रतिप्रत्यन्नाद्येऽन्नाद्ये प्रतिष्ठन्ति तिष्ठन्ति प्रत्यन्नाद्येऽन्नाद्ये प्रतिष्ठन्ति अन्नाद्य इत्यन्ना अद्ये प्रतिष्ठन्ति तिष्ठन्ति प्रतिप्रतिष्ठन्ति सर्वगो सर्वम् तिष्ठन्ति प्रतिप्रतिष्ठन्ति सर्वम् तिष्ठन्ति सर्वगो सर्वम् तिष्ठन्ति तिष्ठन्ति सर्वमायुरायुः सर्वम् तिष्ठन्ति तिष्ठन्ति सर्वमायुः सर्वमायुरायुः सर्वगो सर्वमायुर्यन्ति यन्त्यायुः सर्वगो सर्वमायुर्यन्ति आयुर्यन्ति यन्त्यायुरायुर्यन्ति ये ये यन्त्यायुरायुर्यन्ति ये यन्ति ये ये यन्ति यन्ति य एवमेवं ये यन्ति यन्ति य एवम् य एवमेवं येय एवं विद्वागुंसो विद्वागुंस एवं येय एवं विद्वागुंसः एवं विद्वागुंसो विद्वागुंस एवमेवं विद्वागुंसस्त्रयोदशरात्रम् त्रयोदशरात्रम् विद्वागुंस एवमेवं विद्वागुंसस्त्रयोदशरात्रम् विद्वागुंसस्त्रयोदशरात्रम् त्रयोदशरात्रम् विद्वागुंसो विद्वागुंसस्त्रयोदशरात्रमासत आसते त्रयोदशरात्रम् विद्वागुंसो विद्वागुंसस्त्रयोदशरात्रमासते त्रयोदशरात्रमासत आसते त्रयोदशरात्रम् त्रयोदशरात्रमासते तत्तरासते त्रयोदशरात्रम् त्रयोदशरात्रमासते तत् त्रयोदशरात्रमिति त्रयोदशरात्रम् आसते तत्तदासत आसते तदाहुराहुस्तदासत आसते तदाहुः तदाहुराहुस्तत्तदाहुर्वाग्वागाहुस्तत्तदाहुर्वाग् आहुर्वाग्वागाहुराहुर्वाग्वै वै वागाहुराहुर्वाग्वै वाग्वै वै वाग्वाग्वा एषैषा वै वाग्वाग्वा एषा वा एषैषा वै वा एषा वितदा विततैषा वै वा एषा वितदा एषा वितदा विततैषैषा वितदा यद्यद्वितैषैषा वितदा यद् वितदा यद्यद्वितदा वितदा यद्वादशाहो द्वादशाहो यद्वितता वितदा यद्वादशाः यद्वादशाहोत्पादशाहो यद्यद्वादशाहस्तान् तान् द्वादशाहो यद्यद्वादशाहस्ताम् द्वादशाहस्तान् तान् द्वादशाहोत्पादशाहस्ताम् विविधान् द्वादशाहोत्पादशाहस्ताम् वि द्वादशाः इति द्वादशाः ताम् विविधान् ताम् विच्छिञ्जुश्छिञ्जर्विदान् ताम् विच्छिञ्जो विच्छिञ्जुश्छिञ्जर्विविच्छिञ्जर्यद्यच्छिञ्जर्विविच्छिञ्जर्यद् छिञ्जुर्यद्यच्छिञ्जुश्छिञ्जर्यन्मध्ये मध्ये यच्छिञ्जुश्छिञ्जर्यन्मध्ये यन्मध्ये मध्ये यद्यन्मध्येति रात्रमति रात्रम् मध्ये यद्यन्मध्येति रात्रम् मध्येति रात्रमति रात्रम् मध्ये मध्येति रात्रम् कुर्युः कुर्युरति रात्रम् मध्ये मध्येति रात्रम् कुर्युः अतिरात्रम् कुर्युः कुर्युरति रात्रमति रात्रम् कुर्युरुपदासुका उपदासुका कुर्युरति रात्रमति रात्रम् कुर्युरुपदासुका अतिरात्रमित्यति रात्रम् कुर्युरुपदासुकोपदासुका कुर्युः कुर्युरुपदासुका गृहपतेर्गृहपतेरुपदासुका कुर्युः कुर्युरुपदासुका गृहपतेः उपदासुका गृहपतेर्गृहपतेरुपदासुकोपदासुका गृहपतेर्वाग्वाग् गृहपतेरुपदासुकोपदासुका गृहपतेर्वाग् उपदासुकेत्युपदासुका गृहपतेर्वाग्वाग् गृहपतेर्गृहपतेर्वाक् स्यात् स्याद्वाग् गृहपतेर्गृहपतेर्वाक् स्यात् गृहपतेरिति गृहपतेः वाक् स्यात् स्याद्वाग्वाक् स्यादुपरिष्टादुपरिष्टात् स्याद्वाग्वाक् स्यादुपरिष्टात् स्यादुपरिष्टादुपरिष्टात् स्यात् स्यादुपरिष्टात् छन्दोमानाम् छन्दोमानामुपरिष्टात् स्यात् स्यादुपरिष्टात् छन्दोमानाम् उपरिष्टात् छन्दोमानाम् छन्दोमानामुपरिष्टादुपरिष्टात् छन्दोमानाम् महाव्रतम् महाव्रतम् छन्दोमानामुपरिष्टादुपरिष्टात् छन्दोमानाम् महाव्रतम् छन्दोमानाम् महाव्रतम् महाव्रतम् छन्दोमानाम् छन्दोमानाम् महाव्रतम् कुर्वन्ति कुर्वन्ति महाव्रतम् छन्दोमानाम् छन्दोमानाम् महाव्रतम् कुर्वन्ति छन्दोमानामिति छन्दः मानाम् महाव्रतम् कुर्वन्ति कुर्वन्ति महाव्रतम् महाव्रतम् कुर्वन्ति सन्ततागुं सन्तताम् कुर्वन्ति महाव्रतम् महाव्रतम् कुर्वन्ति सन्तताम् महाव्रतमिति महाव्रतम् कुर्वन्ति सन्ततागुं सन्तताम् कुर्वन्ति कुर्वन्ति सन्ततामेवैव सन्तताम् कुर्वन्ति कुर्वन्ति सन्ततामेव सन्ततामेवैव सन्ततागुं सन्ततामेव वाचम् वाचमेव सन्ततागुं सन्ततामेव वाचम् सन्ततामिति सन्तताम् एव वाचम् वाचमेवैव वाचमवाववाचमेवैव वाचमव वाचमवाववाचम् वाचमवरुन्धते रुन्धते ववाचम् वाचमवरुन्धते अवरुन्धते रुन्धते वावरुन्धतेऽनुपदासुकानुपदासुकारुन्धते वावरुन्धतेऽनुपदासुका रुन्धतेऽनुपदासुकानुपदासुकारुन्धतेऽरुन्धतेऽनुपदासुका गृहपतेर्गृहपतेरनुपदासुकारुन्धतेऽरुन्धतेऽनुपदासुका गृहपते अनुपदासुका गृहपतेर्गृहपतेरनुपदासुकानुपदासुका गृहपतेर्वाग्वाग् गृहपतेरनुपदासुकानुपदासुका गृहपतेर्वाग् अनुपदासुकेत्यनुपदासुका गृहपतेर्वाग्वाग् गृहपतेर्गृहपतेर्वाग्भवति भवति वाग् गृहपतेर्गृहपतेर्वाग्भवति गृहपतेरिति गृहपतेः वाग्भवति भवति वाग्वाग्भवति पशवः पशवो भवति वाग्वाग्भवति पशवः भवति पशवः पशवो भवति भवति पशवो वै वै पशवो भवति भवति पशवो वै पशवो वै वै पशवः पशवो वै छन्दोमाश्छन्दोमा वै पशवः पशवो वै छन्दोमाः वै छन्दोमाश्छन्दोमा वै वै छन्दोमा अन्नमन्नम् छन्दोमा वै वै छन्दोमा अन्नम् छन्दोमा अन्नमन्नम् छन्दोमाश्छन्दोमा अन्नम् महाव्रतम् महाव्रतमन्नम् छन्दोमाश्छन्दोमा अन्नम् महाव्रतम् छन्दोमा इति छन्दः अन्नम् महाव्रतम् महाव्रतमन्नमन्नम् महाव्रतम् यद्यन्महाव्रतमन्नमन्नम् महाव्रतम् यत् महाव्रतम् यद्यन्महाव्रतम् महाव्रतम् यदुपरिष्टादुपरिष्टाद्यन्महाव्रतम् महाव्रतम् यदुपरिष्टात् महाव्रतमिति महाव्रतम् यदुपरिष्टादुपरिष्टाद्यद्यदुपरिष्टाच्छन्दोमानाम् उपरिष्टाच्छन्दोमानाम् छन्दोमानामुपरिष्टादुपरिष्टाच्छन्दोमानाम् महाव्रतम् महाव्रतम् छन्दोमानामुपरिष्टादुपरिष्टाच्छन्दोमानाम् महाव्रतम् छन्दोमानाम् महाव्रतम् महाव्रतम् छन्दोमानाम् छन्दोमानाम् महाव्रतम् कुर्वन्ति कुर्वन्ति महाव्रतम् छन्दोमानाम् छन्दोमानाम् महाव्रतम् कुर्वन्ति छन्दोमानामिति छन्दः मानाम् महाव्रतम् कुर्वन्ति कुर्वन्ति महाव्रतम् महाव्रतम् कुर्वन्ति पशुषु पशुषु कुर्वन्ति महाव्रतम् महाव्रतम् कुर्वन्ति पशुषु महाव्रतमिति महाव्रतम् कुर्वन्ति पशुषु पशुषु कुर्वन्ति कुर्वन्ति पशुषु च पशुषु कुर्वन्ति कुर्वन्ति पशुषु च पशुषु च पशुषु पशुषु चैवैव च पशुषु पशुषु चैव चैवैव च चैवान्नाद्येऽन्नाद्य एव च चैवान्नाद्ये एवान्नाद्येऽन्नाद्य एवैवान्नाद्ये चान्नाद्य एवैवान्नाद्ये च अन्नाद्ये चान्नाद्येऽन्नाद्ये च प्रति प्रति चान्नाद्येऽन्नाद्ये च प्रति अन्नाद्य इत्यन्ना अद्ये च प्रति प्रति च प्रतिष्ठन्ति तिष्ठन्ति प्रति च प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति तिष्ठन्ति तिष्ठन्ति आदित्या अकामयन्ता कामयन्तादित्या आदित्या अकामयन्तोभयोरभयोरकामयन्तादित्या आदित्या अकामयन्तोभयोः अकामयन्तोभयोर्भयोरकामयन्ता कामयन्तोभयोर्लोकयोर्लोकयोर्भयोरकामयन्ता कामयन्तोभयोर्लोकयोः उभयोर्लोकयोर्लोकयोर्भयोर्भयोर्लोकयोरुरुध्नयामध्नयाम लोकयोर्भयोर्भयोर्लोकयोरुरुध्नयाम लोकयोरुध्नयामर्ध्नयाम लोकयोर्लोकयोरुध्नयामेदीत्युध्नयाम लोकयोर्लोकयोरुध्नयामेति अर्ध्नयामेतीत्युर्ध्नयामर्ध्नयामेति तेत इत्युर्ध्नयामर्ध्नयामेदिते इति तेत इति कृत एतमेतन्त इति कृत एतम् त एतमेतन्तेत एतम् चतुर्दश रात्रम् चतुर्दश रात्रमेतन्तेत एतम् चतुर्दश रात्रम् एतम् चतुर्दश रात्रम् चतुर्दश रात्रमेतमेतम् चतुर्दश रात्रमपश्यन्नपश्यग्श्चतुर्दश रात्रमेतमेतम् चतुर्दश रात्रमपश्यन् चतुर्दश रात्रमपश्यन्नपश्यग्श्चतुर्दश रात्रम् चतुर्दश रात्रमपश्यन्तमपश्यग्श्चतुर्दश रात्रम् चतुर्दश रात्रमपश्यन्तम् चतुर्दश रात्रमिति चतुर्दश रात्रम् अपश्यन्तमपश्यन्नपश्यन्तमातमपश्यन्नपश्यन्तमा तमादन्तमाहरन्नहरन्नातन्तमाहरन् आहरन्नहरन्नाहरन्तेन तेनाहरन्नाहरन्तेन अहरन्तेन तेनाहरन्नहरन्तेनायजन्तेनाहरन्नहरन्तेनायजन्त तेनायजन्तायजन्ततेन तेनायजन्ततस्ततो यजन्ततेन तेनायजन्ततः अयजन्ततस्ततो यजन्तायजन्ततो वै वैततो यजन्तायजन्ततो वै ततो वै वैतदस्ततो वैदेते वैतदस्ततो वैते वैदेते वै वैत उभयोर्भयोस्ते वै वैत उभयोः उभयोर्भयोस्तेत उभयोर्लोकयोर्लोकयोर्भयोस्तेत उभयोर्लोकयोः उभयोर्लोकयोर्लोकयोर्भयोर्भयोर्लोकयोरार्ध्वन् लोकयोर्भयोर्भयोर्लोकयोरार्ध्वन् लोकयोरार्ध्वन्नार्ध्वन् लोकयोर्लोकयोरार्ध्वन्नस्मिन्नस्मिन्नार्ध्वन् लोकयोर्लोकयोरार्ध्वन्नस्मिन् आर्ध्वन्नस्मिन्नस्मिन्नार्ध्वन्नार्ध्वन्नस्मिग्गुश्चास्मिन्नार्ध्वन्नार्ध्वन्नस्मिग्गुश्च अस्मिग्गुश्चास्मिन्नस्मिग्गुश्चामुष्मिन्नमुष्मिग्गुश्चास्मिन्नस्मिग्गुश्चामुष्मिन्नो चामुष्मिन्नमुष्मिग्गुश्च चामुष्मिग्गुश्च चामुष्मिग्गुश्च चामुष्मिग्गुश्च अमुष्मिग्गुश्च चामुष्मिन्नमुष्मिग्गुश्च ये ये चामुष्मिन्नमुष्मिग्गुश्च ये च ये ये च च ये एवमेवं ये च ये एवम् एवमेवं विद्वागुंसश्चतुर्दश रात्रम् विद्वागुंसश्चतुर्दशरात्रम् चतुर्दशरात्रम् विद्वागुंसो विद्वागुंसश्चतुर्दशरात्रमासत आसते चतुर्दशरात्रम् विद्वागुंसो विद्वागुंसश्चतुर्दशरात्रमासते चतुर्दशरात्रमासत आसते चतुर्दशरात्रम् चतुर्दशरात्रमासत उभयोरभयोरासते चतुर्दशरात्रम् चतुर्दशरात्रमासत उभयोः चतुर्दशरात्रमिति चतुर्दशरात्रम् आसत उभयोरभयोरासत आसत उभयोरेवैवोभयोरासत आसत उभयोरेव उभयोरेवैवोभयोरभयोरेव लोकयोर्लोकयोरेवोभयोरभयोरेव लोकयोः एव लोकयोर्लोकयोरेवैव लोकयोरुरुद्धवन्त्युर्धवन्ति लोकयोरेवैव लोकयोरुरुद्धवन्ति लोकयोरुरुद्धवन्त्युर्धवन्ति लोकयोर्लोकयोरुरुद्धवन्त्यस्मिन्नस्मिन् रुद्धवन्ति लोकयोर्लोकयोरुरुद्धवन्त्यस्मिन् रुद्धवन्त्यस्मिन्नस्मिन् रुद्धवन्त्यध्वन्त्यस्मिग्श्चास्मिन् रुद्धवन्त्यध्वन्त्यस्मिग्श्च अस्मिग्श्चास्मिन्नस्मिग्श्चामुष्मिन्नमुष्मिग्श्चास्मिन्नस्मिग्श्चामुष्मिन् चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दशरात्रश्चतुर्दश भवति भवति सप्तग्राम्या ग्राम्या सप्त भवति भवति सप्तग्राम्याः सप्तग्राम्या ग्राम्या सप्त सप्तग्राम्या औषधय औषधयो ग्राम्या सप्त सप्तग्राम्या औषधयः ग्राम्या औषधय औषधयो ग्राम्या ग्राम्या औषधयः सप्त सप्त औषधयो ग्राम्या ग्राम्या औषधयः सप्त औषधयः सप्त सप्त औषधय औषधयः सप्तारण्या आरण्या सप्त औषधय औषधयः सप्तारण्याः सप्तारण्या आरण्या सप्त सप्तारण्या उभयेषाम् उभयेषामारण्या सप्त सप्तारण्या उभयेषाम् आरण्या उभयेषामुभयेषामारण्या आरण्या उभयेषामवरुध्या अवरुध्या उभयेषामारण्या आरण्या उभयेषामवरुध्यै उभयेषामवरुध्या अवरुध्या उभयेषामुभयेषामवरुध्यै यद्यदवरुध्या उभयेषामुभयेषामवरुध्यै यद् अवरुध्यै यद्यदवरुध्या अवरुध्यै यत्पराचीनाविपराचीनानि यदवरुध्या अवरुध्यै यत्पराचीनानि अवरुध्या इत्यवरुध्यै यत्पराचीनानि पराचीनानि यद्यत्पराचीनानि पृष्ठानि पृष्ठानि पराचीनानि यद्यत्पराचीनानि पृष्ठानि पराचीनानि पृष्ठानि पृष्ठानि पराचीनानि पराचीनानि पृष्ठानि भवन्ति भवन्ति पृष्ठानि पराचीनानि पराचीनानि पृष्ठानि भवन्ति पृष्ठानि भवन्ति भवन्ति पृष्ठानि पृष्ठानि भवन्त्यमुमुं भवन्ति पृष्ठानि पृष्ठानि भवन्त्यमुं भवन्त्यमुमुं भवन्ति भवन्त्यमुमेवैवामुं भवन्ति भवन्त्यमुमेव अमुमेवैवामुममुमेव तैस्तैरेवामुममुमेव तैः एव तैस्तैरेवैव तैर्लोकम् लोकम् तैरेवैव तैर्लोकम् तैर्लोकम् लोकम् तैस्तैर्लोकमभ्यभिलोकम् तैस्तैर्लोकमभि लोकमभ्यभिलोकम् लोकमभिजयन्ति जयन्त्यभिलोकम् लोकमभिजयन्ति अभिजयन्ति जयन्त्यभ्यभिजयन्ति यद्यज्जयन्त्यभ्यभिजयन्ति यद् जयन्ति यद्यज्जयन्ति जयन्ति यत्प्रदेचीनानि प्रदेचीनानि यज्जयन्ति जयन्ति यत्प्रदेचीनानि यत्प्रदेचीनानि प्रदेचीनानि यद्यत्प्रदेचीनानि पृष्ठानि पृष्ठानि प्रदेचीनानि यद्यत्प्रदेचीनानि पृष्ठानि प्रदेचीनानि पृष्ठानि पृष्ठानि प्रदेचीनानि प्रदेचीनानि पृष्ठानि भवन्ति भवन्ति पृष्ठानि प्रदेचीनानि प्रदेचीनानि पृष्ठानि भवन्ति पृष्ठानि भवन्ति भवन्ति पृष्ठानि पृष्ठानि भवन्ति इममिमम् भवन्ति पृष्ठानि पृष्ठानि भवन्ति इमम् भवन्ति इममिमम् भवन्ति भवन्ति इममेवैवेमम् भवन्ति भवन्ति इममेव इममेवैवेममिममेव तैस्तैरेवैममिममेव तैः देवतैस्तैरेवैव तैर्लोकम् लोकम् तैरेवैव तैर्लोकम् तैर्लोकम् लोकम् तैस्तैर्लोकमभ्यभिलोकम् तैस्तैर्लोकमभि लोकमभ्यभिलोकम् लोकमभिजयन्ति जयन्त्यभिलोकम् लोकमभिजयन्ति अभिजयन्ति जयन्त्यभ्यभिजयन्ति त्रयस्त्रिगुंशौ त्रयस्त्रिगुंशौ जयन्त्यभ्यभिजयन्ति त्रयस्त्रिगुंशौ जयन्त्यत्रयस्त्रिगुंशौ त्रयस्त्रिगुंशौ जयन्ति जयन्त्यत्रयस्त्रिगुंशौ मध्यतो मध्यरस्त्रयस्त्रिगुंशौ जयन्ति जयन्त्यत्रयस्त्रिगुंशौ मध्यतः त्रयस्त्रिगुंशौ मध्यतो मध्यरस्त्रयस्त्रिगुंशौ त्रयस्त्रिगुंशौ मध्यरस्तोमौ स्तोमौ मध्यरस्त्रयस्त्रिगुंशौ त्रयस्त्रिगुंशौ मध्यरस्तोमौ त्रयस्त्रिगुंशाविति त्रयः त्रिगुंशौ मध्यरस्तोमौ स्तोमौ मध्यतो मध्यरस्तोमौ भवतो भवदस्तोमौ मध्यतो मध्यरस्तोमौ भवतः स्तोमो भवतो भवदस्तोमौ स्तोमो भवतः साम्राज्यगुंसाम्राज्यम् भवदस्तोमौ स्तोमो भवतः साम्राज्यम् भवतः साम्राज्यगो साम्राज्यम् भवतो भवतः साम्राज्यमेवैव साम्राज्यम् भवतो भवतः साम्राज्यमेव साम्राज्यमेवैव साम्राज्यगो साम्राज्यमेव गच्छन्ति गच्छन्त्येव साम्राज्यगो साम्राज्यमेव गच्छन्ति साम्राज्यमिति साम्राज्यम् एव गच्छन्ति गच्छन्त्येवैव गच्छन्त्यधि राजावधि राजौ गच्छन्त्येवैव गच्छन्त्यधि राजौ गच्छन्त्यधि राजावधि राजौ गच्छन्ति गच्छन्त्यधि राजौ भवतो भवतोऽधि राजौ गच्छन्ति गच्छन्त्यधि राजौ भवतः अधिराजौ भवतो भवतोऽधि राजावधि राजौ भवतोऽधि राजा अधिराजा भवतोऽधि राजावधि राजौ भवतोऽधि राजाः अधिराजा विद्यधि राजौ भवतोऽधि राजा अधिराजा भवतो भवतोऽधि राजा एवैवाधिराजा भवतो भवतोऽधि राजा एव अधिराजा एवैवाधिराजा अधिराजा एव समानानागुं समानानामेवाधिराजा अधिराजा एव समानानाम् अधिराजा इत्यधि राजा एव समानानागुं समानानामेवैव समानानाम् भवन्ति भवन्ति समानानामेवैव समानानाम् भवन्ति समानानाम् भवन्ति भवन्ति समानानागुं समानानाम् भवन्ति तरात्रावत् रात्रौ भवन्ति समानानागुं समानानाम् भवन्ति तरात्रौ भवन्त्यति रात्रावति रात्रौ भवन्ति भवन्त्यति रात्रावभितोभितोति रात्रौ भवन्ति भवन्त्यति रात्रावभितः अतिरात्रावभितोभितोति रात्रावति रात्रावभितो भवतो भवतोभितोति रात्रावति रात्रावभितो भवतः अतिरात्रावित्यधि रात्रौ अभितो भवतो भवतोभितोभितो भवतः परिगृहीत्यै परिगृहीत्यै भवतोभितोभितो भवतः परिगृहीत्यै भवतः परिगृहीत्यै परिगृहीत्यै भवतो भवतः परिगृहीत्यै परिगृहेत्या इति परिगृहेत्यै प्रजापतिस्वर्गगोसवर्गम् प्रजापतिः प्रजापतिस्वर्गम् लोकम् लोकगोसवर्गम् प्रजापतिः प्रजापतिस्वर्गम् लोकम् प्रजापतिः प्रजापतिः स्वर्गम् लोकम् लोकगोसवर्गगोसवर्गम् लोकमैदैर्लोकगोसवर्गगोसवर्गम् लोकमैत् स्वर्गमिति स्वभागम् लोकमैदैर्लोकम् लोकमैत्तन्तमैर्लोकम् लोकमैत्तम् ऐत्तन्तमैरैत्तम् देवा देवास्तमैरैत्तम् देवाः तम् देवा देवास्तन्तम् देवा अन्वरदेवास्तन्तम् देवा अनु देवा अन्वरदेवा देवा अन्वायन्नायन्ननु देवा देवा अन्वायन् अन्वायन्नायन्नन्वन्वायन्तागुस्तानायन्नन्वन्वायन्तान् आयन्तागुस्तानायन्नायन्तानादित्या आदित्यास्तानायन्नायन्तानादित्याः स्थानादित्या आदित्यास्तागुस्तानादित्याश्च चादित्यास्तागुस्तानादित्याश्च आदित्याश्च चादित्या आदित्याश्च पशवः पशवश्चादित्या आदित्याश्च पशवः च पशवः पशवश्च च पशवश्च च पशवश्च च पशवश्च पशवश्च च पशवः पशवश्चान्वन च पशवः पशवश्चानु चान्वन चान्वायन्नायन्ननु चान्वायन् अन्वायन्नायन्नन्वन्वायन्तेत आयन्नन्वन्वायन्ते आयन्तेत आयन्नायन्ते देवा देवास्त आयन्नायन्ते देवाः ते देवा देवास्ते ते देवा अब्रुवन्नब्रुवन् देवास्ते ते देवा अब्रुवन् देवा अब्रुवन्नब्रुवन् देवा देवा अब्रुवनयान् यानब्रुवन् देवा देवा अब्रुवनयान् अब्रुवनयान् यानब्रुवन्नब्रुवनयान् पशून् पशून् यानब्रुवन्नब्रुवनयान् पशून् यान् पशून् पशून् यान् यान् पशूनुपाधि विष्मोपाधि विष्म पशून् यान् यान् पशूनुपाधि विष्म पशूनुपाधि विष्मोपाधि विष्म पशून् पशूनुपाधि विष्मते त उपाधि विष्म पशून् पशूनुपाधि विष्मते उपाधि विष्मते त उपाधि विष्मोपाधि विष्मत इम इमे त उपाधि विष्मोपाधि विष्मत इमे उपाधि विष्मेत्युपाधि विष्म त इम इमेते त इमेन्वाग्मन्नन्वाग्मन् निमेते त इमेन्वाग्मन्नु इमेन्वाग्मन्नन्वाग्मन्निम इमेन्वाग्मन्निदित्यन्वाग्मन्निम इमेन्वाग्मन्निति अन्वाग्मन्निदित्यन्वाग्मन्नन्वाग्मन्निदिरेभ्यस्तेभ्यरित्यन्वाग्मन्नन्वाग्मन्निदिरेभ्यः अन्वाग्मन्नित्यनु आगमन्न इदिरेभ्यस्तेभ्यरितीरितेभ्य एतमेतन्तेभ्य इदीरितेभ्य एतम् तेभ्य एतमेतन्तेभ्यस्तेभ्य एतम् च दद्दशरात्रम् च दद्दशरात्रमेतन्तेभ्यस्तेभ्य एतम् च दद्दशरात्रम् एतम् च दद्दशरात्रम् च दद्दशरात्रमेतमेतम् च दद्दशरात्रम् प्रति प्रति च दद्दशरात्रमेतमेतम् च दद्दशरात्रम् प्रति चतुर्दशरात्रम् प्रति प्रति चतुर्दशरात्रम् च दर्दशरात्रम् प्रत्योहन्नवहन् प्रति चतुर्दशरात्रम् च दर्दशरात्रम् प्रत्योहन् चतुर्दशरात्रमिति चतुर्दशरात्रम् प्रत्योहन्नवहन् प्रति प्रत्योहन्तेत औहन् प्रति प्रत्योहन्ते औहन्तेत औहन्नौहन्त आदित्या आदित्यास्त औहन्नौहन्त आदित्याः आदित्यास्तेत आदित्याः पृष्ठैः पृष्ठैरादित्यास्तेत आदित्याः पृष्ठैः आदित्याः पृष्ठैः पृष्ठैरादित्या आदित्याः पृष्ठैः सुवर्गकं सुवर्गम् पृष्ठैरादित्या आदित्याः पृष्ठैः सुवर्गम् पृष्ठैः सुवर्गकं सुवर्गम् पृष्ठैः पृष्ठैः सुवर्गम् लोकम् लोककं सुवर्गम् पृष्ठैः पृष्ठैः सुवर्गम् लोकम् सुवर्गम् लोकम् लोककं सुवर्गकं सुवर्गम् लोकमा लोककं सुवर्गकं सुवर्गम् लोकमा सुवर्गमिति सुवहागम् लोकमा लोकम् लोकमारोहन्नरोहन्ना लोकम् लोकमारोहन्न आरोहन्नरोहन्नारोहन्त्र्याभ्याम् अरोहन्त्र्याभ्यामस्मिन् लोके लोकेऽस्मिन् त्र्याभ्यामस्मिन् लोके त्र्यःभ्यामिति त्रि अहाभ्याम् अस्मिन् लोके लोके एस्मिन्नस्मिन् लोके पशून् पशून् लोके एस्मिन्नस्मिन् लोके पशून् लोके पशून् पशून् लोके लोके पशून् प्रति प्रतिपशून् लोके लोके पशून् प्रति पशून् प्रति प्रतिपशून् पशून् प्रत्यौहन्नौ हन् प्रतिपशून् पशून् प्रत्यौहन्न प्रत्यौहन्नौ हन् प्रति प्रत्यौहन् पृष्ठैः पृष्ठैरोहन् प्रति प्रत्यौहन् पृष्ठैः औहन् पृष्ठैः पृष्ठैरौहन्नौ हन् पृष्ठैरादित्या आदित्याः पृष्ठैरौहन्नौ हन् पृष्ठैरादित्याः पृष्ठैरादित्या आदित्याः पृष्ठैः पृष्ठैरादित्या अमुष्मिन् अमुष्मिन्नादित्याः पृष्ठैः पृष्ठैरादित्या अमुष्मिन् आदित्या अमुष्मिन् अमुष्मिन्नादित्या आदित्या अमुष्मिन् लोके लोके अमुष्मिन्नादित्या आदित्या अमुष्मिन् लोके अमुष्मिन् लोके लोके अमुष्मिन् अमुष्मिन् लोक आर्धवन्नार्धवन् लोके अमुष्मिन् अमुष्मिन् लोक आर्धवन् लोक आर्धवन्नार्धवन् लोके लोक आर्धवन् त्र्यःभ्याम् त्र्यःभ्यामार्धवन् लोके लोक आर्धवन् त्र्यःभ्याम् आर्धवन्त्र्यःभ्याम् त्र्यःभ्यामार्धवन्नार्धवन् त्र्यःभ्यामस्मिन्नस्मिन् त्र्यःभ्यामार्धवन्नार्धवन् त्र्यःभ्यामस्मिन् त्र्यःभ्यामस्मिन्नस्मिन् त्र्यःभ्यामस्मिन् लोके लोके एस्मिन् त्र्यःभ्यामस्मिन् लोके त्र्यःभ्यामिति त्रि अहाभ्याम् अस्मिन् लोके लोके एस्मिन्नस्मिन् लोके पशवः पशवो लोके एस्मिन्नस्मिन् लोके पशवः लोके पशवः पशवो लोके लोके पशवो ये ये पशवो लोके लोके पशवो ये पशवो ये ये पशवः पशवो य एवमेवं ये पशवः पशवो य एवम् य एवमेवं ये य एवं विद्वागुंसो विद्वागुंस एवं ये य एवं विद्वागुंसः एवं विद्वागुंसो विद्वागुंस एवमेवं विद्वागुंसश्चतुर्दशरात्रम् चतुर्दशरात्रम् विद्वागुंस एवमेवं विद्वागुंसश्चतुर्दशरात्रम् विद्वागुंसश्चतुर्दशरात्रम् चतुर्दशरात्रम् विद्वागुंसो विद्वागुंसश्चतुर्दशरात्रमासद आसदे चतुर्दशरात्रम् विद्वागुंसो विद्वागुंसश्चतुर्दशरात्रमासदे चतुर्दशरात्रमासद आसदे चतुर्दशरात्रम् चतुर्दशरात्रमासद उभयोरुभयोरासदे चतुर्दशरात्रम् चतुर्दशरात्रमासद उभयोः चतुर्दशरात्रमिति चतुर्दशरात्रम् आसद उभयोरुभयोरासद आसद उभयोरेवैवोभयोरासद आसद उभयोरेव उभयोरेवैवोभयोरुभयोरेव लोकयोर्लोकयोरेवोभयोरुभयोरेव लोकयोः एव लोकयोर्लोकयोरेवैव लोकयोरुद्धमञ्जुर्धमन्ति लोकयोरेवैव लोकयोरुद्धमन्ति लोकयोरुद्धमञ्जुर्धमन्ति लोकयोर्लोकयोरुद्धमन्त्यस्मिन्नस्मिन्नुद्धमन्ति लोकयोर्लोकयोरुद्धमन्त्यस्मिन् अर्धमन्त्यस्मिन्नस्मिन्नुद्धमन्त्यर्धमन्त्यस्मिग्श्चास्मिन्नुद्धमन्त्यर्धमन्त्यस्मिग्श्च अस्मिर्गश्च जास्मिन् एवामुष्मिन्नमुष्मिन्नेवैवामुष्मिन् लोके लोके अमुष्मिन्नेवैवामुष्मिन् लोके अमुष्मिन् लोके लोके अमुष्मिन्नमुष्मिन् लोकार्धमञ्जुर्ध्वन्ति लोके अमुष्मिन्नमुष्मिन् लोकार्ध्वन्ति लोकार्ध्वन्त्युर्ध्वन्ति लोके लोकार्ध्वन्ति त्र्यःभ्याम् त्र्यःभ्यामर्ध्वन्ति लोके लोकार्ध्वन्ति त्र्यःभ्याम् अर्ध्वन्ति त्र्यःभ्याम् त्र्यःभ्यामर्ध्वन्त्युर्ध्वन्ति त्र्यःभ्यामस्मिन्नस्मिन् त्र्यःभ्यामर्ध्वन्त्युर्ध्वन्ति त्र्यःभ्यामस्मिन् त्र्यःभ्यामस्मिन्नस्मिन् त्र्यःभ्याम् त्र्यःभ्यामस्मिन् लोके लोके एस्मिन् त्र्यःभ्याम् त्र्यःभ्यामस्मिन् लोके त्र्यःभ्यामिति त्रि अहाभ्याम् अस्मिन् लोके लोके एस्मिन्नस्मिन् लोके ज्योतिर्ज्योतिर्लोके एस्मिन्नस्मिन् लोके ज्योतिः लोके ज्योतिर्ज्योतिर्लोके लोके ज्योतिर्गौर्गौर्ज्योतिर्लोके लोके ज्योतिर्गौः ज्योतिर्गौर्गौर्ज्योतिर्ज्योतिर्गौरायुरायुर्गौर्ज्योतिर्ज्योतिर्गौरायुः गौरायुरायुर्गौर्गौरायुरितित्यायुर्गौर्गौरायुरिति आयुरितित्यायुरायुरिति त्र्यः स्त्र्यः इत्यायुरायुरिति त्र्यः इति त्र्यः स्त्र्यः इति त्र्यः भवति भवति त्र्यः इति त्र्यः भवति त्र्यः भवति भवति त्र्यः स्त्रियः भवतीयमयम् भवति त्र्यः स्त्रियः भवतीयम् त्र्यः इति त्रि आह भवतीयमयम् भवति भवतीयम् वावावेयम् भवति भवतीयम् वाव इयम् वाववावेयमयम् वावज्योतिर्ज्योतिर्वावेयमयम् वावज्योतिः वावज्योतिर्ज्योतिर्वाववावज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्वाववावज्योतिरन्तरिक्षम् ज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्ज्योतिरन्तरिक्षम् गौर्गौरन्तरिक्षम् ज्योतिर्ज्योतिरन्तरिक्षम् गौः अन्तरिक्षम् गौर्गौरन्तरिक्षमन्तरिक्षम् गौरसावसौ गौरन्तरिक्षमन्तरिक्षम् गौरसौ गौरसावसौ गौर्गौरसावायुरायुरसौ गौर्गौरसावायुः असावायुरायुरसावसावायुरिमानिमानायुरसावसावायुरिमान् आयुरिमानिमानायुरायुरिमाने वैवेमानायुरायुरिमानेव इमाने वैवेमानिमानेव लोकान् लोकानेवेमानिमानेव लोकान् एव लोकान् लोकानेवैव लोकानभ्यारोहन्त्यभ्यारोहन्ति लोकानेवैव लोकानभ्यारोहन्ति लोकानभ्यारोहन्त्यभ्यारोहन्ति लोकान् लोकानभ्यारोहन्ति यद्यदभ्यारोहन्ति लोकान् लोकानभ्यारोहन्ति यद् अभ्यारोहन्ति यद्यदभ्यारोहन्त्यभ्यारोहन्तेरन्यतोऽन्यतोऽयदभ्यारोहन्त्यभ्यारोहन्तेरन्यतः अभ्यारोहन्तीत्यभि आरोहन्ति यदन्यतोऽन्यतो यद्यदन्यतः पृष्ठानि पृष्ठान्यन्यतो यद्यदन्यतः पृष्ठानि अन्यतः पृष्ठानि पृष्ठान्यन्यतोऽन्यतः पृष्ठानि स्यस्य पृष्ठान्यन्यतोऽन्यतः पृष्ठानि स्युः पृष्ठानि स्यस्य पृष्ठानि पृष्ठानि स्युर्विविधम् विविधर्गस्य पृष्ठानि पृष्ठानि स्युर्विविधम् स्युर्विविधम् विविधर्गस्य स्युर्विविधर्ग स्यात् स्याद्विविधर्गस्य स्युर्विविधर्ग स्यात् विविधर्ग स्यात् स्याद्विविधम् विविधर्ग स्यान्मध्ये मध्ये स्याद्विविधम् विविधर्ग स्यान्मध्ये विविधमिति विविधम् स्यान्मध्ये मध्ये स्यात् स्यान्मध्ये पृष्ठानि पृष्ठानि मध्ये स्यात् स्यान्मध्ये पृष्ठानि मध्ये पृष्ठानि पृष्ठानि मध्ये मध्ये पृष्ठानि भवन्ति भवन्ति पृष्ठानि मध्ये मध्ये पृष्ठानि भवन्ति पृष्ठानि भवन्ति भवन्ति पृष्ठानि पृष्ठानि भवन्ति सविधत्वाय सविधत्वाय भवन्ति पृष्ठानि भवन्ति सविधत्वाय भवन्ति सविधत्वाय सविधत्वाय भवन्ति भवन्ति सविधत्वायौज ओजः सविधत्वाय भवन्ति भवन्ति सविधत्वायौजः सविधत्वायौज ओजः सविधत्वाय सविधत्वायौजो वै वा ओजः सविधत्वाय सविधत्वायौजो वै सविधत्वायेति सविधत्वाय ओजो वै वा ओज ओजो वै वीर्यम् वीर्यम् वा ओज ओजो वै वीर्यम् वै वीर्यम् वीर्यम् वै वै वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वै वै वीर्यम् पृष्ठानि वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वीर्यम् पृष्ठान्योज ओजः पृष्ठानि वीर्यम् वीर्यम् पृष्ठान्योजः पृष्ठान्योज ओजः पृष्ठानि पृष्ठान्योज एवैवौजः पृष्ठानि पृष्ठान्योज एव ओज एवैवौज ओज एव वीर्यम् वीर्यमेवौज ओज एव वीर्यम् एव वीर्यम् वीर्यमेवैव वीर्यम् मध्यतो मध्यतो वीर्यमेवैव वीर्यम् मध्यतः वीर्यम् मध्यतो मध्यतो वीर्यम् वीर्यम् मध्यतो दधते दधते मध्यतो वीर्यम् वीर्यम् मध्यतो दधते मध्यरोदधते दधते मध्यतो मध्यरोदधते बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्याम् दधते मध्यतो मध्यतो दधते बृहद्रसन्तराभ्याम् दधते बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्याम् दधते दधते बृहद्रसन्तराभ्याम् यन्ति यन्ति बृहद्रसन्तराभ्याम् दधते दधते बृहद्रसन्तराभ्याम् यन्ति बृहद्रसन्तराभ्याम् यन्ति यन्ति बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्याम् यन्तीयमयन्ति बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्याम् यन्तीयम् बृहद्रसन्तराभ्याम् यन्तीयमयन्ति यन्तीयम् वाववावेयन्ति यन्तीयम् वाव इयम् वाववावेयमयम् वावरथन्तरगोरथन्तरम् वावेयमयम् वावरथन्तरम् वावरथन्तरगोरथन्तरम् वाववावरथन्तरमसावसौरथन्तरम् वाववावरथन्तरमसौ रथन्तरमसावसौरथन्तरगोरथन्तरमसौ बृहत् बृहदसौरथन्तरगोरथन्तरमसौ बृहत् रथन्तरमिति रथन्तरम् असौ बृहत् बृहदसावसौ बृहदाभ्यामाभ्याम् बृहदसावसौ बृहदाभ्याम् बृहदाभ्यामाभ्याम् बृहत् बृहदाभ्यामेवैवाभ्याम् बृहत् बृहदाभ्यामेव आभ्यामेवैवाभ्यामाभ्यामेवयन्तीत्येवाभ्यामाभ्यामेवयन्ति एवयन्तीयम् चैवयन्त्यथो असोऽयञ्चैवयन्त्यथो यञ्चथो अथो यन्ति यन्त्यथो अनयोरनयोरथो यन्ति यन्त्यथो अनयोः अथो अनयोरनयोरथो अथो अनयोरेवैवानयोरथो अथो अनयोरेव अथो इत्यथो अनयोरेवैवानयोरनयोरेव प्रतिप्रत्ययवानयोरनयोरेव प्रति एव प्रतिप्रत्ययवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्ययवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रतिष्ठन्त्येते तिष्ठन्ति प्रतिष्ठन्त्येते तिष्ठन्त्येते एते तिष्ठन्ति तिष्ठन्त्येते वैव एते तिष्ठन्ति तिष्ठन्त्येते वै एते वैव एते वै यज्ञस्य यज्ञस्य वा एते वै यज्ञस्य एते इत्येते वै यज्ञस्य यज्ञस्य वै यज्ञस्य अन्यसायनि अन्यसायनि यज्ञस्य वै यज्ञस्य अन्यसायनि यज्ञस्य अन्यसायनि अन्यसायनि यज्ञस्य यज्ञस्य अन्यसायनि श्रुति श्रुति अन्यसायनि यज्ञस्य यज्ञस्य अन्यसायनि श्रुति अञ्जसायिनी श्रुति श्रुति अञ्जसायिनी अञ्जसायिनी श्रुतिताभ्याम् ताभ्याम् श्रुति अञ्जसायिनी अञ्जसायिनी श्रुतिताभ्याम् अञ्जसायिनी इत्यञ्जसायिनि श्रुतिताभ्याम् ताभ्याग श्रुति श्रुतिताभ्यामेवैव ताभ्याग श्रुति श्रुतिताभ्यामेव श्रुति श्रुति ताभ्यामेवैव ताभ्याम् ताभ्यामेव सुवर्गो सुवर्गमेव ताभ्याम् ताभ्यामेव सुवर्गम् एव सुवर्गगोसुवर्गमेवैव सुवर्गम् लोकम् लोकगोसुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगोसुवर्गगोसुवर्गम् लोकयन्ति यन्ति लोकगोसुवर्गगोसुवर्गम् लोकयन्ति सुवर्गमिति सुवाहकम् लोकयन्ति यन्ति लोकम् लोकयन्ति परा आञ्चः परा आञ्चोयन्ति लोकम् लोकयन्ति परा आञ्चः यन्ति परा आञ्चः परा आञ्चोयन्ति यन्ति परा आञ्चो वै वै परा आञ्चोयन्ति यन्ति परा आञ्चो वै परा आञ्चो वै वै परा आञ्चः परा आञ्चो वा एत एते वै परा आञ्चः परा आञ्चो वा एते वा एत एते वै वा एते सुवर्गगो सुवर्गमेते वै वा एते सुवर्गम् एते सुवर्गगो सुवर्गमेत एते सुवर्गम् लोकम् लोकगो सुवर्गमेत एते सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगो सुवर्गगो सुवर्गम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोकगो सुवर्गगो सुवर्गम् लोकमभ्यारोहन्ति सुवर्गमिति सुवाहकम् लोकमभ्यारोहन्तिरभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति ये ये एभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति ये अभ्यारोहन्ति ये ये एभ्यारोहन्त्यभ्यारोहन्ति ये प्राचीनानि प्राचीनानि ये एभ्यारोहन्तिरभ्यारोहन्ति ये प्राचीनानि अभ्यारोहन्तीत्यभि आरोहन्ति ये प्राचीनानि प्राचीनानि ये ये प्राचीनानि पृष्ठानि पृष्ठानि प्राचीनानि ये ये प्राचीनानि पृष्ठानि प्राचीनानि पृष्ठानि पृष्ठानि प्राचीनानि प्राचीनानि पृष्ठान्य भयन्ति भयन्ति पृष्ठानि प्राचीनानि प्राचीनानि पृष्ठान्य भयन्ति पृष्ठान्य भयन्ति भयन्ति पृष्ठानि पृष्ठान्य भयन्ति प्रत्यङ् प्रत्यङ्गो भयन्ति पृष्ठानि पृष्ठान्य भयन्ति प्रत्यङ् भयन्ति प्रत्यङ् प्रत्यङ्गो भयन्ति भयन्ति प्रत्यङ्क्रियः श्रियः प्रत्यङ्गो भयन्ति भयन्ति प्रत्यङ्क्रियः भयन्ति इत्युपायन्ति प्रत्यङ्क्रियः स्त्रियः प्रत्यङ् प्रत्यङ्क्रियः भवति भवति त्रियः प्रत्यङ् प्रत्यङ्क्रियः भवति यः भवति भवति त्रयः स्त्रियः भवति प्रत्यवरोढ्ये प्रत्यवरोढ्ये भवति त्रयः स्त्रियः भवति प्रत्यवरोढ्ये त्रयः इति त्रयः भवति प्रत्यवरोढ्ये प्रत्यवरोढ्ये भवति भवति प्रत्यवरोढ्या अथो अथो प्रत्यवरोढ्ये भवति भवति प्रत्यवरोढ्या अथो प्रत्यवरोढ्या अथो अथो प्रत्यवरोढ्ये प्रत्यवरोढ्या अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो प्रत्यवरोढ्ये प्रत्यवरोढ्या अथो प्रतिष्ठित्यै प्रत्यवरोढ्या इति प्रति अवरोढ्ये अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या उभयोरुभयो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या उभयो अथो इत्यथो प्रतिष्ठित्या उभयोरुभयो प्रतिष्ठित्यै प्रतिष्ठित्या उभयोर्लोकयोर्लोकयोरुभयो प्रतिष्ठित्यै प्रतिष्ठित्या उभयोर्लोकयो प्रतिष्ठित्या इति प्रतिष्ठित्यै उभयोर्लोकयोर्लोकयोर्भयोर्भयोर्लोकयोरुद्धर्थोर्लोकयोरुद्धा लोकयोरुद्धर्थोदुदर्ध्वोदुदर्ध्वोत्तिष्ठन्ति तिष्ठन्ति दर्ध्वोत्तिष्ठन्ति उत्तिष्ठन्ति तिष्ठन्ति तिष्ठन्ति चतुर्दश चतुर्दश तिष्ठन्ति तिष्ठन्ति चतुर्दश तिष्ठन्ति चतुर्दश चतुर्दश तिष्ठन्ति तिष्ठन्ति चतुर्दशैका एताश्चतुर्दश तिष्ठन्ति तिष्ठन्ति चतुर्दशैका एताश्चतुर्दश चतुर्दशैतास्तासां तासामेताश्चतुर्दश चतुर्दशैतास्तासाम् चतुर्दशेति चतुर्दश एतास्तासां तासामेता एतास्तासां यायास्तासामेता एतास्तासां याः तासां यायास्तासां तासां यादश दशयास्तासां तासां यादश यादश दशया यादश दशा अक्षरादशा अक्षरादशया यादश दशा अक्षरा दश दशा अक्षरादश अक्षरादश दश दशा अक्षरा विराट् विराट् दशा अक्षरादश दश दशा अक्षरा विराट् दशा अक्षरा विराट् विराट् दशा अक्षरा दशा अक्षरा विराडन्नमन्नम् विराट् दशा अक्षरा दशा अक्षरा विराडन्नम् व्यावृतमगच्छद्येये गच्छद्व्यावृतम् व्यावृतमगच्छद्येये व्यावृतमिति वि आवृतम् अगच्छद्ये ये गच्छत गच्छद्य एवमेव ये अगच्छत गच्छद्य एवम् एवमेव ये य एवम् विद्वागुंसो विद्वागुंस एवम् ये य एवम् विद्वागुंसः एवम् विद्वागुंस विद्वागुंस एवमेवम् विद्वागुंसः पञ्चदशरात्रम् पञ्चदशरात्रम् विद्वागुंस एवमेवम् विद्वागुंसः पञ्चदशरात्रम् विद्वागुंसः पञ्चदशरात्रम् पञ्चदशरात्रम् विद्वागुंस विद्वागुंसः पञ्चदशरात्रमासद आसदे पञ्चदशरात्रम् विद्वागुंस विद्वागुंसः पञ्चदशरात्रमासदे पञ्चदशरात्रमासद आसदे पञ्चदशरात्रम् पञ्चदशरात्रमासदे व्यावृतम् व्यावृतमासदे पञ्चदशरात्रम् पञ्चदशरात्रमासदे व्यावृतम् पञ्चदशरात्रमिति पञ्चदशरात्रम् आसदे व्यावृतम् व्यावृतमासद आसदे व्यावृतमेवैव व्यावृतमासद आसदे व्यावृतमेव व्यावृतमेवैव व्यावृतम् व्यावृतमेव पाप्मना पाप्मनैव व्यावृतम् व्यावृतमेव पाप्मना व्यावृतमिति वि आवृतम् एव पाप्मना पाप्मनैवैव पाप्मना भ्रातृव्येण भ्रातृव्येण पाप्मनैवैव पाप्मना भ्रातृव्येण पाप्मना भ्रातृव्येण भ्रातृव्येण पाप्मना पाप्मना भ्रातृव्येण गच्छन्ति गच्छन्ति भ्रातृव्येण पाप्मना पाप्मना भ्रातृव्येण गच्छन्ति भ्रातृव्येण गच्छन्ति गच्छन्ति भ्रातृव्येण भ्रातृव्येण गच्छन्ति ज्योतिर्ज्योतिर्गच्छन्ति भ्रातृव्येण भ्रातृव्येण गच्छन्ति ज्योतिः गच्छन्ति ज्योतिर्ज्योतिर्गच्छन्ति गच्छन्ति ज्योतिर्गौर्गौर्ज्योतिर्गच्छन्ति गच्छन्ति ज्योतिर्गौः ज्योतिर्गौर्गौर्ज्योतिर्ज्योतिर्गौरायरायर्गौर्ज्योतिर्ज्योतिर्गौरायो गौरायुरायुर्गौर्गौरायुरुदीत्यायुर्गौर्गौरायुरुदि आयुरुदीत्यायुरायुरुदि त्रयः स्त्रियः इत्यायुरायुरुदि त्रयः इति त्रयः स्त्रियः इदीति त्रयः भवति भवति त्रयः इदीति त्रयः भवति त्रयः भवति भवति त्रयः स्त्रियः भवतीयमियम् भवति त्रयः स्त्रियः भवतीयम् त्रयः इति त्रियः भवतीयमियम् भवति भवतीयम् वावभावेयम् भवति भवतीयम् वाव इयम् वाववावेयमियम् वावज्योतिर्ज्योतिर्वावेयमियम् वावज्योतिः वावज्योतिर्ज्योतिर्वावज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्वावज्योतिरन्तरिक्षम् ज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्ज्योतिरन्तरिक्षम् गौर्गौरन्तरिक्षम् ज्योतिर्ज्योतिरन्तरिक्षम् गौः अन्तरिक्षम् गौर्गौरन्तरिक्षमन्तरिक्षम् गौरसावसौ गौरन्तरिक्षमन्तरिक्षम् गौरसौ गौरसावसौ गौर्गौरसावायुरायुरसौ गौर्गौरसावायुः असावायुरायुरसावसावायुरेष्वेष्वायुरसावसावायुरेषु आयुरेष्वेष्वायुरायुरेष्वे वैवैश्वायुरायुरेष्वेव येष्वे वैवैश्वेष्वेव लोकेषु लोकेष्वे वैश्वेष्वेव लोकेषु एव लोकेषु लोकेष्वेवैव लोकेषु प्रति प्रतिलोकेष्वेवैव लोकेषु प्रति लोकेषु प्रति प्रतिलोकेषु लोकेषु प्रतिष्ठन्ति तिष्ठन्ति प्रतिलोकेषु लोकेषु प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति सत्रमसत्रम् तिष्ठन्ति प्रति प्रतिष्ठन्ति सत्रम् तिष्ठन्ति सत्रमसत्रम् तिष्ठन्ति सत्रम् वै वा असत्रम् तिष्ठन्ति तिष्ठन्ति सत्रम् वै असत्रम् वै वा असत्रमसत्रम् वा एतदेतद्वा असत्रमसत्रम् वा एतद् वा एतदेतद्वै वा एतद्यद्यदेतद्वै वा एतद्यत् एतद्यद्यदेतदेतद्यदछन्दो मम छन्दोमय यदेतदेतद्यदछन्दोमम् यदछन्दा मम छन्दामय्यद्यदछन्दामय्यद्यदछन्दामय्यद्यदछन्दामय्यद् अछन्दामय्यद्यदछन्दामो छन्दामय्यच्छन्दामाश्छन्दोमा यदछन्दामम छन्दामय्यच्छन्दोमाः अछन्दामित्यछन्दामम् यच्छन्दोमाश्छन्दोमा यद्यच्छन्दोमा भवन्ति भवन्ति छन्दोमा यद्यच्छन्दोमा भवन्ति छन्दोमा भवन्ति भवन्ति छन्दोमाश्छन्दोमा भवन्ति तेन तेन भवन्ति छन्दोमाश्छन्दोमा भवन्ति तेन छन्दोमा इति छन्दः भवन्ति तेन तेन भवन्ति भवन्ति तेन सत्रगो सत्रम् तेन भवन्ति भवन्ति तेन सत्रम् तेन सत्रगो सत्रम् तेन तेन सत्रम् देवता देवता सत्रम् तेन तेन सत्रम् देवता सत्रम् देवता देवता सत्रगो सत्रम् देवता एवैव देवता सत्रगो सत्रम् देवता एव देवता एवैव देवता देवता एव पृष्ठैः पृष्ठैरेव देवता देवता एव पृष्ठैः एव पृष्ठैः पृष्ठैरेवैव पृष्ठैरवाव पृष्ठैरेवैव पृष्ठैरव पृष्ठैरवाव पृष्ठैर्पृष्ठैरवरुन्धते रुन्धदेव पृष्ठैः पृष्ठैरवरुन्धते अवरुन्धते रुन्धते वावरुन्धते पशून् पशून् रुन्धते वावरुन्धते पशून् रुन्धते पशून् पशून् रुन्धते रुन्धते पशून् छन्दामयिश्छन्दामयिः पशून् रुन्धते रुन्धते पशून् छन्दामयिः पशून् छन्दामयिश्छन्दामयिः पशून् पशून् छन्दामयिरोज ओजश्छन्दामयिः पशून् पशून् छन्दामयिरोजः छन्दोमे रोज ओजश्छन्दोमयिश्छन्दोमे रोजो वै वा ओजश्छन्दोमयिश्छन्दोमे रोजो वै छन्दोमैरिति छन्दः वै ओज वै वा ओज ओज वै वीर्यम् वीर्यम् वा ओज ओज वै वीर्यम् वै वीर्यम् वीर्यम् वै वै वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वै वै वीर्यम् पृष्ठानि वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वीर्यम् पृष्ठानि पशवः पशवः पृष्ठानि वीर्यम् वीर्यम् पृष्ठानि पशवः पृष्ठानि पशवः पशवः पृष्ठानि पृष्ठानि पशवश्चन्दोमाश्चन्दोमाः पशवः पृष्ठानि पृष्ठानि पशवश्चन्दोमाः पशवश्चन्दोमाश्चन्दोमाः पशवः पशवश्चन्दोमा ओजस्योजसि छन्दोमाः पशवः पशवश्चन्दोमा ओजसि छन्दोमा ओजस्योजसि छन्दोमाश्चन्दोमा ओजस्येवैव ओजसि छन्दोमाश्चन्दोमा ओजस्येव छन्दोमा इति छन्दः माः ओजस्येवैव ओजस्योजस्येव वीर्ये वीर्य एव ओजस्योजस्येव वीर्ये एव वीर्ये वीर्य एवैव वीर्ये पशुषु पशुषु वीर्य एवैव वीर्य पशुषु वीर्ये पशुषु पशुषु वीर्ये वीर्ये पशुषु प्रतिप्रति पशुषु वीर्ये वीर्ये पशुषु प्रति पशुषु प्रतिप्रति पशुषु पशुषु प्रतिष्ठन्ति तिष्ठन्ति प्रति पशुषु पशुषु प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति पञ्चदश रात्रः पञ्चदश रात्रस्तिष्ठन्ति प्रति प्रतिष्ठन्ति पञ्चदश रात्रः तिष्ठन्ति पञ्चदश रात्रः पञ्चदश रात्रस्तिष्ठन्ति तिष्ठन्ति पञ्चदश रात्रौ भवति भवति पञ्चदश रात्रस्तिष्ठन्ति तिष्ठन्ति पञ्चदश रात्रौ भवति पञ्चदश रात्रौ भवति भवति पञ्चदश रात्रः पञ्चदश रात्रौ भवति पञ्चदश पञ्चदशो भवति पञ्चदश रात्रः पञ्चदश रात्रौ भवति पञ्चदश पञ्चदश रात्र इति पञ्चदश रात्रः भवति पञ्चदश पञ्चदशो भवति भवति पञ्चदशो वज्रो वज्रः पञ्चदशो भवति भवति पञ्चदशो वज्रः पञ्चदशो वज्रो वज्रः पञ्चदश पञ्चदशो वज्रो वज्रम् वज्रम् वज्रः पञ्चदश पञ्चदशो वज्रो वज्रम् पञ्चदश इति पञ्चादश वज्रो वज्रम् वज्रम् वज्रो वज्रो वज्रमेवैव वज्रम् वज्रो वज्रो वज्रमेव वज्रमेवैव वज्रम् वज्रमेव भ्रातृव्येभ्यो भ्रातृव्येभ्य एव वज्रम् वज्रमेव भ्रातृव्येभ्यः एव भ्रातृव्येभ्यो भ्रातृव्येभ्य एवैव भ्रातृव्येभ्यः प्रभ्रातृव्येभ्य एवैव भ्रातृव्येभ्यः प्र भ्रातृव्येभ्यः प्रभ्रातृव्येभ्यो भ्रातृव्येभ्यः प्रहरन्ति हरन्ति प्रभ्रातृव्येभ्यो भ्रातृव्येभ्यः प्रहरन्ति प्रहरन्ति हरन्ति प्रप्रहरञ्जति रात्रावति रात्रौ हरन्ति प्रप्रहरञ्जति रात्रौ हरञ्जति रात्रावति रात्रौ हरन्ति हरञ्जति रात्रावभितोभितोति रात्रौ हरन्ति हरञ्जति रात्रावभितः अतिरात्रावभितोभितोति रात्रावति रात्रावभितो भवतो भवतोभितोति रात्रावति रात्रावभितो भवतः अतिरात्रावित्यति रात्रौ अभितो भवतो भवतो भितोभितो भवत इन्द्रियस्येन्द्रियस्य भवतो भितोभितो भवत इन्द्रियस्य भवत इन्द्रियस्येन्द्रियस्य भवतो भवत इन्द्रियस्य परिगृहीत्ये परिगृहीत्या इन्द्रियस्य भवतो भवत इन्द्रियस्य परिगृहीत्ये इन्द्रियस्य परिगृहीत्ये परिगृहीत्या इन्द्रियस्येन्द्रियस्य परिगृहीत्ये परिगृहीत्या इति परिगृहीत्ये इन्द्रो वै वा इन्द्र इन्द्रो वैशिथलशिथलो वा इन्द्र इन्द्रो वैशिथलः वैशिथलशिथलो वै वैशिथल इवेव शिथलो वै वैशिथल इव शिथल इवेव शिथलशिथल इवाप्रतिष्ठितो प्रतिष्ठित इव शिथलशिथल इवाप्रतिष्ठितः इवाप्रतिष्ठितो प्रतिष्ठित इवेवाप्रतिष्ठित आसीदासीदप्रतिष्ठित इवेवाप्रतिष्ठित आसीद् अप्रतिष्ठित आसीदासीदप्रतिष्ठित प्रतिष्ठित आसीत् स आसीदप्रतिष्ठित प्रतिष्ठित आसीत् सः अप्रतिष्ठित इत्यप्रतिष्ठितः आसीत् स आसीदासीत् सोऽसुरेभ्योऽसुरेभ्यः स आसीदासीत् सोऽसुरेभ्यः सोऽसुरेभ्योऽसुरेभ्यः सोऽसुरेभ्यो विभेद विभेदसुरेभ्यः सोऽसुरेभ्यो विभेद असुरेभ्यो विभेद विभेदसुरेभ्योऽसुरेभ्यो विभेत्स सो विभेदसुरेभ्योऽसुरेभ्यो विभेत्स अविभेत्स सो विभेद विभेत्स प्रजापतिम् प्रजापतिकोऽसो विभेद विभेत्स प्रजापतिम् स प्रजापतिम् प्रजापतिकोऽस प्रजापतिमुपोप प्रजापतिकोऽस प्रजापतिमुप प्रजापतिमुपोप प्रजापतिम् प्रजापतिमुपाधावत धावदुप प्रजापतिम् प्रजापतिमुपाधावत् प्रजापतिमिति प्रजापतिम् उपाधावत धावदुपोपाधावत्तस्मै तस्मा अधावदुपोपाधावत्तस्मै अधावत्तस्मै तस्मा अधावत धावत्तस्मा एतमेतम् तस्मा अधावत धावत्तस्मा एतम् तस्मा एतमेतम् तस्मै तस्मा एतम् पञ्चदश रात्रम् पञ्चदश रात्रमेतम् तस्मै तस्मा एतम् पञ्चदश रात्रम् एतम् पञ्चदश रात्रम् पञ्चदश रात्रमेतमेतम् पञ्चदश रात्रम् वज्रम् वज्रम् पञ्चदश रात्रमेतमेतम् पञ्चदश रात्रम् वज्रम् पञ्चदश रात्रम् वज्रम् वज्रम् पञ्चदश रात्रम् पञ्चदश रात्रम् वज्रम् प्रप्रवज्रम् पञ्चदश रात्रम् पञ्चदश रात्रम् वज्रम् प्र पञ्चदश रात्रमिति पञ्चदश रात्रम् वज्रम् प्रप्रवज्रम् वज्रम् प्रायच्छद यच्छत् प्रवज्रम् वज्रम् प्रायच्छद् प्रायच्छद यच्छत् प्रप्रायच्छत्तेन प्रायच्छत्तेन अयच्छत्तेन तेनायच्छद यच्छत्तेनासुरानुसुरान् तेनायच्छद यच्छत्तेनासुरान् तेनासुरानुसुरान्तेन तेनासुरान् पराभाव्य पराभाव्यासुरान्तेन तेनासुरान् पराभाव्य असुरान् पराभाव्य पराभाव्यासुरानुसुरान् पराभाव्य विजित्य विजित्य पराभाव्यासुरानुसुरान् पराभाव्य विजित्य पराभाव्य विजित्य विजित्य पराभाव्य पराभाव्य विजित्य श्रियग्रश्रियम् विजित्य पराभाव्य पराभाव्य विजित्य श्रियम् पराभाव्येति पराभाव्य विजित्य श्रियग्रश्रियम् विजित्य विजित्य श्रियमगच्छदगच्छश्रियम् विजित्य विजित्य श्रियमगच्छद विजित्येत वेदित्य तथत एता एता दधते दधत एता एवैवैता दधते दधत एता एव एता एवैवैता एता एव सुषव्याः पशव्या एवैता एता एव पशव्याः एव पशव्याः पशव्या एवैव पशव्याः पञ्चदश पञ्चदश पशव्या एवैव पशव्याः पञ्चदश पशव्याः पञ्चदश पञ्चदश पशव्याः पशव्याः पञ्चदश वै वै पञ्चदश पशव्याः पशव्याः पञ्चदश वै पञ्चदश वै वै पञ्चदश पञ्चदश वा अर्धमासस्य अर्धमासस्य वै पञ्चदश पञ्चदश वा अर्धमासस्य पञ्चदशेति पञ्चदश अर्धमासस्य अर्धमासस्य वै वा अर्धमासस्य रात्रयो रात्रयोर्धमासस्य वै वा अर्धमासस्य रात्रयः अर्धमासस्य रात्रयो रात्रयोर्धमासस्य अर्धमासस्य रात्रयोर्धमासशो अर्धमासशो रात्रयोर्धमासस्य अर्धमासस्य रात्रयोर्धमासशः अर्धमासस्येत्यर्धमासस्य रात्रयोर्धमासशो अर्धमासशो रात्रयो रात्रयोर्धमासशः संवत्सरः संवत्सरो अर्धमासशो रात्रयो रात्रयोर्धमासशः संवत्सरः अर्धमासशः संवत्सरः संवत्सरो अर्धमासशो अर्धमासशः संवत्सर आप्यद आप्यदे संवत्सरो अर्धमासशो अर्धमासशः संवत्सर आप्यदे अर्धमासश इत्यर्धमासशः संवत्सर आप्यद आप्यदे संवत्सरः संवत्सर आप्यदे संवत्सरगो संवत्सरमाप्यदे संवत्सरः संवत्सर आप्यदे संवत्सरम् संवत्सर इति संवत्सरः आप्यदे संवत्सरगो संवत्सरमा आप्यद आप्यदे संवत्सरम् पशवः पशवः संवत्सरमा आप्यद आप्यदे संवत्सरम् पशवः संवत्सरम् पशवः पशवः संवत्सरगो संवत्सरम् पशवोन्वर पशवः संवत्सरगो संवत्सरम् पशवोनु संवत्सरमिति संवत्सरम् पशवोन्वर पशवः पशवोन प्रप्राणु पशवः पशवोन प्र अनुप्रप्राण्वर प्रजायन्ते जायन्ते प्राण्वर प्रजायन्ते प्रजायन्ते जायन्ते प्रप्रजायन्ते तस्मात्तस्माज्जायन्ते प्रप्रजायन्ते तस्मात् जायन्ते तस्मात्तस्माज्जायन्ते जायन्ते तस्मात् पशव्याः पशव्यास्तस्माज्जायन्ते जायन्ते तस्मात् पशव्याः तस्मात् पशव्याः पशव्यास्तस्मात् तस्मात् पशव्या एता एताः पशव्यास्तस्मात् तस्मात् पशव्या एता पशव्या एता एताः पशव्याः पशव्या एता एवैवैताः पशव्याः पशव्या एता एव एता एवैवैता एता एव सुवर्ग्याः सुवर्ग्या एवैता एता एव सुवर्ग्याः एव सुवर्ग्याः सुवर्ग्या एवैव सुवर्ग्याः पञ्चदश पञ्चदश सुवर्ग्या एवैव सुवर्ग्याः पञ्चदश सुवर्ग्याः पञ्चदश पञ्चदश सुवर्ग्याः सुवर्ग्याः पञ्चदश वै वै पञ्चदश सुवर्ग्याः सुवर्ग्याः पञ्चदश वै सुवर्ग्या इति सुवर्ग्याः पञ्चदश वै वै पञ्चदश पञ्चदश वा अर्धमासस्य अर्धमासस्य वै पञ्चदश पञ्चदश वा अर्धमासस्य पञ्चदशेति पञ्चदश अर्धमासस्य अर्धमासस्य वै वा अर्धमासस्य रात्रयो रात्रयोर्धमासस्य वै वा अर्धमासस्य रात्रयः अर्धमासस्य रात्रयो रात्रयोर्धमासस्य अर्धमासस्य रात्रयोर्धमासशो अर्धमासशो रात्रयोर्धमासस्य अर्धमासस्य रात्रयोर्धमासशः अर्धमासस्येत्यर्धमासस्य रात्रयोर्धमासशो अर्धमासशो रात्रयो रात्रयोर्धमासशः संवत्सरः संवत्सरो अर्धमासशो रात्रयो रात्रयोर्धमासशः संवत्सरः अर्धमासशः संवत्सरः संवत्सरो अर्धमासशो अर्धमासशः संवत्सर आप्यद आप्यदे संवत्सरो अर्धमासशो अर्धमासशः संवत्सर आप्यदे अर्धमासश इत्यर्धमासाशः संवत्सर आप्यद आप्यदे संवत्सरः संवत्सर आप्यदे संवत्सरः संवत्सर आप्यदे संवत्सरः संवत्सर आप्यदे संवत्सरः संवत्सर इति संवत्सरः आप्यदे संवत्सरः संवत्सर आप्यद आप्यदे संवत्सरः सुवर्गस्वर्ग संवत्सर आप्यद आप्यदे संवत्सरस्वर्ग संवत्सरस्वर्गस्वर्ग संवत्सर संवत्सरस्वर्गो लोको लोकस्वर्ग संवत्सर संवत्सरस्वर्गो लोकः संवत्सर इति संवत्सरः स्वर्गो लोको लोकस्वर्गस्वर्गो लोकस्तस्मात्तस्माल्लोकस्वर्गस्वर्गो लोकस्तस्मात् स्वर्ग इति सुवर्गः लोकस्तस्मात्तस्माल्लोको लोकस्तस्मात् स्वर्ग्या अस्वर्ग्यास्तस्माल्लोको लोकस्तस्मात् स्वर्ग्याः तस्मात् स्वर्ग्या अस्वर्ग्यास्तस्मात्तस्मात् स्वर्ग्या अज्योतिर्ज्योतिस्वर्ग्या अस्तस्मात्तस्मात् स्वर्ग्या अज्योतिः स्वर्ग्या अज्योतिर्ज्योतिस्वर्ग्या अस्वर्ग्या अज्योतिर्गौर्गौर्ज्योतिस्वर्ग्या अस्वर्ग्या अज्योतिर्गौः स्वर्ग्या इति सुभाज्याः ज्योतिर्गौर्गौर्ज्योतिर्ज्योतिर्गौरायुरायुर्गौर्ज्योतिर्ज्योतिर्गौरायुः गौरायुरायुर्गौर्गौरायुर्वीत्यायुर्गौर्गौरायुर्वि आयुर्वेत्यायुरायुर्वि त्र्यः स्त्रियः इत्यायुरायुर्वि त्र्यः इति त्र्यः स्त्रियः इदेति त्र्यः भवति भवति त्र्यः इदेति त्र्यः भवति त्र्यः भवति भवति त्र्यः स्त्रियः भवतीयमियम् भवति त्र्यः स्त्रियः भवतीयम् त्र्यः इति त्र्यः भवतीयमियम् भवति भवतीयम् वाव वावेयम् भवति भवतीयम् वाव इयम् वाव वावेयमियम् वाव ज्योतिर्ज्योतिर्वावेयमियम् वाव ज्योतिः वावज्योतिर्ज्योतिर्वाववावज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्वाववावज्योतिरन्तरिक्षम् ज्योतिरन्तरिक्षमन्तरिक्षञ्ज्योतिर्ज्योतिरन्तरिक्षङ्गौर्गौरन्तरिक्षञ्ज्योतिरन्तरिक्षङ्गौः अन्तरिक्षङ्गौर्गौरन्तरिक्षमन्तरिक्षङ्गौरसावसौ गौरन्तरिक्षमन्तरिक्षङ्गौरसौ गौरसावसौ गौर्गौरसावायुरायुरसौ गौर्गौरसावायुः असावायुरायुरसावसावायुरिमानिमानायुरसावसावायुरिमान् आयुरिमानिमानायुनायुरिमानेवैवेमानायुनायुरिमानेव इमानेवैवेमानिमानेव लोकान् लोकानेवेमानिमानेव लोकान् एव लोकान् लोकानेवैव लोकानभ्यारोहन्त्यभ्यारोहन्ति लोकानेवैव लोकानभ्यारोहन्ति लोकानभ्यारोहन्त्यभ्यारोहन्ति लोकान् लोकानभ्यारोहन्ति यद्यभ्यारोहन्ति लोकान् लोकानभ्यारोहन्ति यत् अभ्यारोहन्ति यद्यभ्यारोहन्त्यभ्यारोहन्ति यदन्यतोऽन्यतो यदभ्यारोहन्त्यभ्यारोहन्ति यदन्यतः अभ्यारोहन्तीत्यभि आरोहन्ति यदन्यतोऽन्यतो यद्यदन्यतः पृष्ठानि पृष्ठान्यन्यतो यद्यदन्यतः पृष्ठानि अन्यतः पृष्ठानि पृष्ठान्यन्यतोऽन्यतः पृष्ठानि स्यस्य पृष्ठान्यन्यतोऽन्यतः पृष्ठानि स्युः पृष्ठानि स्यस्य पृष्ठानि पृष्ठानि स्युर्विविवधम् विविवधग्स्य पृष्ठानि पृष्ठानि स्युर्विविवधम् स्युर्विविवधम् विविवधग्स्य स्युर्विविवधग् स्यात् स्यात् विविवधग्स्य स्युर्विविवधग् स्यात् पृष्ठानि भवन्ति समिव धत्ताय पृष्ठानि भवन्ति समिव धत्ताय भवन्ति समिव धत्ताय भवन्ति समिव धत्त्वाय ओज वै वीर्यम् पृष्ठानि वीर्यम् वीर्यम् पृष्ठान्योज ओजः पृष्ठानि वीर्यम् पृष्ठान्योज एवैव ओजः पृष्ठानि पृष्ठान्योज एव ओज एवैव ओज एव वीर्यमेव ओज एव वीर्यमेवैव वीर्यम् मध्यतो वीर्यमेवैव वीर्यम् मध्यतो वीर्यम् मध्यतो दधते मध्यतो वीर्यम् मध्यतो दधते मध्यतो दधते बृहद्रथन्तराभ्याम् वावरथन्तरगोरथन्तरम् वाववावरथन्तरमसावसौरथन्तरम् वाववावरथन्तरमसौ रथन्तरमसावसौरथन्तरगोरथन्तरमसौ बृहत् बृहदसौरथन्तरगोरथन्तरमसौ बृहद्रथन्तरमिदरथन्तरम् असौ बृहत् बृहदसावसौ बृहदाभ्यामाभ्याम् बृहत् बृहदाभ्यामेवैवाभ्याम् बृहत् बृहदाभ्यामेव आभ्यामेवैवाभ्यामाभ्यामेव यन्ति यन्त्येवाभ्यामाभ्यामेव यन्ति एवयन्ति यञ्चे वैवयञ्चथो अथो यञ्चे वैवयञ्चथो यञ्चथो अथो यन्ति यञ्चथो अनयोरनयोरथो यन्ति यञ्चथो अनयो अथो अनयोरनयोरथो अथो अनयोरेवैवानयोरथो अथो अनयोरेव अथो इत्यथो अनयोरेवैवानयोरनयोरेव प्रति प्रत्येवानयोरनयोरेव प्रति एव प्रति प्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्येते एते तिष्ठन्ति प्रति प्रतिष्ठन्त्येते तिष्ठन्त्येते एते तिष्ठन्ति तिष्ठन्त्येते वै मा एते तिष्ठन्ति तिष्ठन्त्येते वै एते वै वा एते एते वै यज्ञस्य यज्ञस्य वा एते एते वै यज्ञस्य एते इत्येते वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य अञ्जसायनि अञ्जसायनि यज्ञस्य वै वै यज्ञस्य अञ्जसायनि यज्ञस्य अञ्जसायनि अञ्जसायनि यज्ञस्य यज्ञस्य अञ्जसायनि श्रुति श्रुति अञ्जसायनि यज्ञस्य यज्ञस्य अञ्जसायनि श्रुति अञ्जसायनि श्रुति श्रुति अञ्जसायनि अञ्जसायनि श्रुतीनाभ्याम् ताभ्यागु श्रुति अञ्जसायनि अञ्जसायनि श्रुतीनाभ्याम् अञ्जसायनि इत्यञ्जसायनि श्रुतीदाभ्याम् ताभ्यागु श्रुति श्रुतीदाभ्यामेवैव ताभ्यागु श्रुति श्रुतीदाभ्यामेव श्रुति इति श्रुति ताभ्यामेव युवदाभ्याम् ताभ्यामेव सुवर्गकं सुवर्गमेव ताभ्याम् ताभ्यामेव सुवर्गम् एव सुवर्गकं सुवर्गमेवैव सुवर्गम् लोकम् लोककं सुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोककं सुवर्गकं सुवर्गम् लोकयन्ति यन्ति लोककं सुवर्गकं सुवर्गम् लोकयन्ति सुवर्गमिति सुवहार्गम् लोकयन्ति यन्ति लोकम् लोकयन्ति पराञ्च पराञ्चो यन्ति लोकम् लोकयन्ति पराञ्च यन्ति परा आञ्च परा आञ्चो यन्ति यन्ति परा आञ्चो वै वै परा आञ्चो यन्ति यन्ति परा आञ्चो वै परा आञ्चो वै वै परा आञ्च परा आञ्चो वा एत एते वै परा आञ्च परा आञ्चो वा एते वा एत एते वै वा एते सुवर्गकं सुवर्गमेते वै वा एते सुवर्गम् एते सुवर्गकं सुवर्गमेत एते सुवर्गम् लोकम् लोककं सुवर्गमेत एते सुवर्गम् लोकम् सुवर्गम् लोकम् लोककं सुवर्गकं सुवर्गम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोककं सुवर्गकं सुवर्गम् लोकमभ्यारोहन्ति सुवर्गमिति सुवहागम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति ये ये अभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति ये अभ्यारोहन्ति ये ये अभ्यारोहन्त्यभ्यारोहन्ति ये प्राचीनानि प्राचीनानि ये अभ्यारोहन्त्यभ्यारोहन्ति ये प्राचीनानि अभ्यारोहन्तीत्यभि आरोहन्ति ये पराचीनानि पराचीनानि ये ये पराचीनानि पृष्ठानि पृष्ठानि पराचीनानि ये ये पराचीनानि पृष्ठानि पराचीनानि पृष्ठानि पृष्ठानि पराचीनानि पराचीनानि पृष्ठान्युभयन्त्युभयन्ति पृष्ठानि पराचीनानि पराचीनानि पृष्ठान्युभयन्ति पृष्ठान्युभयन्त्युभयन्ति पृष्ठानि पृष्ठान्युभयन्ति प्रत्यङ् प्रत्यङ्गुभयन्ति पृष्ठानि पृष्ठान्युभयन्ति प्रत्यङ्गुभयन्ति प्रत्यङ् प्रत्यङ्गुभयन्त्युभयन्ति प्रत्यङ् त्रयः श्रियः प्रत्यङ्गुभयन्त्युभयन्ति प्रत्यङ् त्रयः उभयन्तीत्युपायन्ति प्रत्यङ् त्रयः स्त्रियः प्रत्यङ् प्रत्यङ् त्रयः भवति भवति त्रयः प्रत्यङ् प्रत्यङ् त्रयः भवति त्रयः भवति भवति त्रयः स्त्रियः भवति प्रत्यवरोढ्यै प्रत्यवरोढ्यै भवति त्रयः स्त्रियः भवति प्रत्यवरोढ्यै त्रयः इति त्रयः भवति प्रत्यवरोढ्यै प्रत्यवरोढ्यै भवति भवति प्रत्यवरोढ्या अथो अथो प्रत्यवरोढ्यै भवति भवति प्रत्यवरोढ्या अथो प्रत्यवरोढ्या अथो अथो प्रत्यवरोढ्यै प्रत्यवरोढ्या अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो प्रत्यवरोढ्यै प्रत्यवरोढ्या अथो प्रतिष्ठित्यै प्रत्यवरोढ्या इति प्रति अवरोढ्यै अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या उभयोरुभयो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या उभयो अथो इत्यथो प्रतिष्ठित्या उभयोरुभयोः प्रतिष्ठित्यै प्रतिष्ठित्या उभयोर्लोकयोर्लोकयोरुभयोः प्रतिष्ठित्यै प्रतिष्ठित्या उभयोर्लोकयोः प्रतिष्ठित्या इति प्रतिष्ठित्यै उभयोर्लोकयोर्लोकयोरुभयोर्भयोर्लोकयोरुद्धर्था लोकयोरुभयोर्भयोर्लोकयोरुद्धा लोकयोरुद्धर्था लोकयोर्लोकयोरुद्धोरुद्धा लोकयोर्लोकयोरुद्धोर् अर्ध्वोदुर्ध्वोत्तिष्ठन्ति तिष्ठन्ति दुर्ध्वर्ध्वोत्तिष्ठन्ति उत्तिष्ठन्ति तिष्ठन्ति दुत्तिष्ठन्ति पञ्चदश पञ्चदश तिष्ठन्ति दुत्तिष्ठन्ति पञ्चदश तिष्ठन्ति पञ्चदश पञ्चदश तिष्ठन्ति तिष्ठन्ति पञ्चदशैता एताः पञ्चदश तिष्ठन्ति तिष्ठन्ति पञ्चदशैताः पञ्चदशैता एताः पञ्चदश पञ्चदशैतास्तासाम् तासामेताः पञ्चदश पञ्चदशैतास्तासाम् पञ्चदशेति पञ्चदश एतास्तासान्तसमेत एतास्तासाञ्यायास्तासमेत एतास्तासाञ्यायास्तासान्तसाञ्या दश दशयास्तासान्तसाञ्यादश अन्नादो भवद भवदन्नादो अन्नादो भवद्ये ये भवदन्नादो अन्नादो भवद्ये अन्नाद इत्यन्ना अलः अभवद्ये ये भवद भवद्य एवमेव ये भवद भवद्य एवम् य एवमेव ये य एवम् विद्वागुंसो विद्वागुंस एवम् ये य एवम् विद्वागुंसः एवम् विद्वागुंसो विद्वागुंस एवमेवम् विद्वागुंसः सप्तदश रात्रगुं सप्तदश रात्रम् विद्वागुंस एवमेवम् विद्वागुंसः सप्तदश रात्रम् विद्वागुंसः सप्तदश रात्रगुं सप्तदश रात्रम् विद्वागुंसो विद्वागुंसः सप्तदश रात्रमासद आसदे सप्तदश रात्रम् विद्वागुंसो विद्वागुंसः सप्तदश रात्रमासदे सप्तदश रात्रमासद आसदे सप्तदश रात्रगुं सप्तदश रात्रमासदे नादा अन्नादा आसदे सप्तदश रात्रगुं सप्तदश रात्रमासदे नादा सप्तदश रात्रमिति सप्तदश रात्रम् आसदेन्नादा अन्नादा आसद आसदेन्नादा एवैवान्नादा आसद आसदेन्नादा एव अन्नादा एवैवान्नादा अन्नादा एव भवन्ति भवन्त्येवान्नादा अन्नादा एव भवन्ति अन्नादा इत्यन्नादाः एव भवन्ति भवन्त्येवैव भवन्ति पञ्चाहः पञ्चाहो भवन्त्येवैव भवन्ति पञ्चाः भवन्ति पञ्चाहः पञ्चाहो भवन्ति पञ्चाहो भवति भवति पञ्चाहो भवन्ति पञ्चाहो भवति पञ्चाहो भवति भवति पञ्चाहः पञ्चाहो भवति पञ्च पञ्च भवति पञ्चाहः पञ्चाहो भवति पञ्च पञ्चाः इति पञ्चाः भवति पञ्च पञ्च भवति पञ्च वै वै पञ्च भवति पञ्च वै पञ्च वै वै पञ्च पञ्च वा अर्धव अर्धवो वै पञ्च पञ्च वा अर्धवः वा अर्धव अर्धवो वै वा अर्धवः संवत्सरः संवत्सर अर्धवो वै वा अर्धवः संवत्सरः अर्धवः संवत्सरः संवत्सर अर्धव अर्धवः संवत्सर अर्धश्मृतिः संवत्सर अर्धव अर्धवः संवत्सर अर्धुषु संवत्सर अर्धश्मृतिः संवत्सर संवत्सर अर्धश्वेवै वर्तुषु संवत्सरः संवत्सर अर्धश्वेव संवत्सर इति संवत्सरः अर्धश्वेवै वर्तुश्मृतश्वेव संवत्सरे संवत्सर एवर्तुश्मृतश्वेव संवत्सरे एव संवत्सरे संवत्सर एवैव संवत्सरे प्रतिप्रति संवत्सर एवैव संवत्सरे प्रति संवत्सरे प्रतिप्रति संवत्सरे संवत्सरे प्रतिष्ठन्ति तिष्ठन्ति प्रति संवत्सरे संवत्सरे प्रतिष्ठन्ति संवत्सर इति संवत्सरे प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो अथो तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो तिष्ठन्त्यथो अथो तिष्ठन्ति तिष्ठन्त्यथो पञ्चाक्षरा पञ्चाक्षराथो तिष्ठन्ति तिष्ठन्त्यथो पञ्चाक्षरा अथो पञ्चाक्षरा पञ्चाक्षराथो अथो पञ्चाक्षरा पङ्क्तिः पञ्चाक्षराथो अथो पञ्चाक्षरा पङ्क्तिः अथो इत्यथो पञ्चाक्षरा पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पञ्चाक्षरेति पञ्चाक्षराः पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञं यज्ञं यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञम् यज्ञो यज्ञं यज्ञं यज्ञो यज्ञो यज्ञमेवैव यज्ञं यज्ञो यज्ञो यज्ञमेव यज्ञमेवैव यज्ञं यज्ञमेव वैव यज्ञं यज्ञमेव एवा वै वैवावरुन्धते रुन्धते वै वैवावरुन्धते अवरुन्धते रुन्धते वावरुन्धते सत्रमसत्रको रुन्धते वावरुन्धते सत्रम् रुन्धते सत्रमसत्रको रुन्धते रुन्धते सत्रम् वै वा असत्रको रुन्धते रुन्धते सत्रम् वै असत्रम् वै वा असत्रमसत्रम् वा एतदेतद्वा असत्रमसत्रम् वा एतद् वा एतदेतद्वै वा एतद्यद्यदेतद्वै वा एतद्यत् एतद्यद्यदेतदेतद्यदछन्दोमम छन्दोमम् यदेतदेतद्यदछन्दोमम् यदछन्दोमम छन्दोमम् यद्यदछन्दोमम् यद्यदछन्दोमम् यद्यदछन्दोमम् यद् अछन्दोमम् यद्यदछन्दोमम छन्दोमम् यच्छन्दोमाश्छन्दोमा यदछन्दोमम छन्दोमम् यच्छन्दोमाः अछन्दोममित्यछन्दः मम् यच्छन्दोमाश्छन्दोमा यद्यच्छन्दोमा भवन्ति भवन्ति छन्दोमा यद्यच्छन्दोमा भवन्ति छन्दोमा भवन्ति भवन्ति छन्दोमाश्छन्दोमा भवन्ति तेन तेन भवन्ति छन्दोमाश्छन्दोमा भवन्ति तेन छन्दोमा इति छन्दः भवन्ति तेन तेन भवन्ति भवन्ति तेन सत्रको सत्रम् तेन भवन्ति भवन्ति तेन सत्रम् तेन सत्रको सत्रम् तेन तेन सत्रम् देवता देवता सत्रम् तेन तेन सत्रम् देवता सत्रम् देवता देवता सत्रको सत्रम् देवता एवैव देवता सत्रको सत्रम् देवता एव देवता एवैव देवता देवता एव पृष्ठैः पृष्ठैरेव देवता देवता एव पृष्ठैः एव पृष्ठैः पृष्ठैरेवैव पृष्ठैरवाम पृष्ठैरेवैव पृष्ठैरव पृष्ठैरवाम पृष्ठैः पृष्ठैरवरुन्धते रुन्धदेव पृष्ठैः पृष्ठैरवरुन्धते अवरुन्धते रुन्धदेवावरुन्धते पशून् पशून् रुन्धदेवावरुन्धते पशून् रुन्धते पशून् पशून् रुन्धते रुन्धते पशून् छन्दोमयिश्छन्दोमयिः पशून् रुन्धते रुन्धते पशून् छन्दोमयिः पशून् छन्दोमयिश्छन्दोमयिः पशून् पशून् छन्दोमयिरोज ओजश्छन्दोमयिः पशून् पशून् छन्दोमयिरोजः छन्दोमयिरोज ओजश्छन्दोमयिश्छन्दोमयिरोजो वै वा ओजश्छन्दोमयिश्छन्दोमयिरोजो वै छन्दोमयिरिति छन्दः मयिः ओजो वै वा ओज ओजो वै वीर्यम् वीर्यम् वा ओज ओजो वै वीर्यम् वै वीर्यम् वीर्यम् वै वै वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वै वै वीर्यम् पृष्ठानि वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वीर्यम् पृष्ठानि पशवः पशवः पृष्ठानि वीर्यम् वीर्यम् पृष्ठानि पशवः पृष्ठानि पशवः पशवः पृष्ठानि पृष्ठानि पशवश्छन्दोमाश्छन्दोमाः पशवः पृष्ठानि पृष्ठानि पशवश्छन्दोमाः पशवश्छन्दोमाश्छन्दोमाः पशवः पशवश्छन्दोमा ओजस्योजसिन्दोमाः पशवः पशवश्छन्दोमा ओजसि छन्दोमा ओजस्योजसि छन्दोमाश्छन्दोमा ओजस्येवैव ओजसि छन्दोमाश्छन्दोमा ओजस्येव छन्दोमा इति छन्दः माः ओजस्येवैव ओजस्योजस्येव वीर्ये वीर्य एव ओजस्योजस्येव वीर्ये एव वीर्ये वीर्य एवैव वीर्ये पशुषु पशुषु वीर्य एवैव वीर्ये पशुषु वीर्ये पशुषु पशुषु वीर्ये वीर्ये पशुषु प्रतिप्रति पशुषु वीर्ये वीर्ये पशुषु प्रति पशुषु प्रतिप्रति पशुषु पशुषु प्रतिष्ठन्ति तिष्ठन्ति प्रति पशुषु पशुषु प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति सप्तदश रात्रः सप्तदश रात्रस्तिष्ठन्ति प्रति प्रतिष्ठन्ति सप्तदश रात्रः तिष्ठन्ति सप्तदश रात्रः सप्तदश रात्रस्तिष्ठन्ति तिष्ठन्ति सप्तदश रात्रौ भवति भवति सप्तदश रात्रस्तिष्ठन्ति तिष्ठन्ति सप्तदश रात्रौ भवति सप्तदश रात्रौ भवति भवति सप्तदश रात्रः सप्तदश रात्रौ भवति सप्तदश सप्तदश भवति सप्तदश रात्रः सप्तदश रात्रौ भवति सप्तदश सप्तदश रात्र इति सप्तदश रात्रः भवति सप्तदश सप्तदश भवति भवति सप्तदश प्रजापतिः प्रजापतिः सप्तदश भवति भवति सप्तदश प्रजापतिः सप्तदश प्रजापतिः प्रजापतिः सप्तदश सप्तदश प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः सप्तदश सप्तदश प्रजापतिः प्रजापतेः सप्तदश इति सप्तादशः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्या आप्त्यैः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्यैः प्रजापतेः प्रजापतिः प्रजापतेरात्या आप्त्यै प्रजापतेः प्रजापतेरात्या अधिरात्रापतिरात्रावाप्त्यै प्रजापतेः प्रजापतेरात्या अधिरात्रौ प्रजापतेरिति प्रजापतेः आप्त्या अधिरात्रापतिरात्रावाप्त्या आप्त्या अधिरात्रावभितोऽभितोऽधिरात्रावाप्त्या आप्त्या अधिरात्रावभितः अधिरात्रावभितोऽभितोऽधिरात्रावतिरात्रावभितो भवतो भवतोऽभितोऽधिरात्रावतिरात्रावभितो भवतः अधिरात्राविद्यते रात्रौ अभितो भवतो भवतोऽभितोऽभितो भवतोऽन्नाद्यस्यान्नाद्यस्य भवतोऽभितोऽभितो भवतोऽन्नाद्यस्य भवतोऽन्नाद्यस्यान्नाद्यस्य भवतो भवतोऽन्नाद्यस्य परिगृहीत्यै परिगृहीत्या अन्नाद्यस्य भवतो भवतोऽन्नाद्यस्य परिगृहीत्यै अन्नाद्यस्य परिगृहीत्यै परिगृहीत्या अन्नाद्यस्यान्नाद्यस्य परिगृहीत्यै अन्नाद्यस्येत्यन्ना अद्यस्य परिगृहीत्या इति परिगृहीत्यै सा विराट् विराट् सा विराट् विक्रम्य विक्रम्य विराट् सा विराट् विक्रम्य विराट् विक्रम्य विक्रम्य विराट् विराट् विक्रम्यादिष्ठदधिष्ठद्विक्रम्य विराट् विराट् विक्रम्यादिष्ठद् विराडिति विराड् विक्रम्यादिष्ठदधिष्ठद्विक्रम्य विक्रम्यादिष्ठद्ब्रह्मणा ब्रह्मणादिष्ठद्विक्रम्य विक्रम्यादिष्ठद्ब्रह्मणा विक्रम्येति विक्रम्य अधिष्ठद्ब्रह्मणा ब्रह्मणादिष्ठदधिष्ठद्ब्रह्मणा देवेषु देवेषु ब्रह्मणादिष्ठदधिष्ठद्ब्रह्मणा देवेषु ब्रह्मणा देवेषु देवेषु ब्रह्मणा ब्रह्मणा देवेष्वन्येनान्येन देवेषु ब्रह्मणा ब्रह्मणा देवेष्वन्येन देवेष्वन्येनान्येन देवेषु देवेष्वन्येनासुरेष्वसुरेष्वन्येन देवेषु देवेष्वन्येनासुरेषु अन्येनासुरेष्वसुरेष्वन्येनान्येनासुरेषु ते ते सुरेष्वन्येनान्येनासुरेषु ते असुरेषु ते ते सुरेष्वसुरेषु ते देवा देवास्ते सुरेष्वसुरेषु ते देवाः ते देवा देवास्ते ते देवा अकामयन्त कामयन्त देवास्ते ते देवा अकामयन्त देवा अकामयन्त कामयन्त देवा देवा अकामयन्तोभयमभयमकामयन्त देवा देवा अकामयन्तोभयम् अकामयन्तोभयमभयमकामयन्त कामयन्तोभयकोंसकोंसमभयमकामयन्त कामयन्तोभयकोंसम् उभयकोंसकोंसमभयमभयकोंसम् वृञ्जीमहि वृञ्जीमहि समभयमभयकोंसम् वृञ्जीमहि संवृञ्जीमहि वृञ्जीमहि सकुं संवृञ्जीमहि ब्रह्म ब्रह्म वृञ्जीमहि सकुं संवृञ्जीमहि ब्रह्म वृञ्जीमहि ब्रह्म ब्रह्म वृञ्जीमहि वृञ्जीमहि ब्रह्म च ब्रह्म वृञ्जीमहि वृञ्जीमहि ब्रह्म च ब्रह्म च ब्रह्म ब्रह्म चान्नमन्नम् च ब्रह्म ब्रह्म चान्नम्

हस्त्या अङ्गुलयो अङ्गुलयो हस्त्या हस्त्या अङ्गुलयो दशदशाङ्गुलयो हस्त्या हस्त्या अङ्गुलयो दश अङ्गुलयो दशदशाङ्गुलयो अङ्गुलयो दशपद्याः पद्यादशाङ्गुलयो अङ्गुलयो दशपद्याः दशपद्याः पद्यादश दशपद्यायावान् यावान् पद्यादश दशपद्यायावान् पद्यायावान् यावान् पद्याः पद्यायावानेवैव यावान् पद्याः पद्यायावानेव यावानेव यावान् यावानेव पुरुषः पुरुष एव यावान् यावानेव पुरुषः एव पुरुषः पुरुष एवैव पुरुषस्तन्दम् पुरुष एवैव पुरुषस्तम् पुरुषस्तन्दम् पुरुषः पुरुषस्तमाप्त्वा त्वादम् पुरुषः पुरुषस्तमाप्त्वा तमाप्त्वा त्वादन्तमाप्त्वोदुधात्वादन्तमाप्त्वोत् आप्त्वोदुधात्वाप्त्वोत्तिष्ठन्ति तिष्ठञ्चुदाप्त्वा त्वोत्तिष्ठन्ति उत्तिष्ठन्ति तिष्ठञ्चुदुत्तिष्ठन्ति ज्योतिर्ज्योतिस्तिष्ठञ्चुदुत्तिष्ठन्ति ज्योतिः तिष्ठन्ति ज्योतिर्ज्योतिस्तिष्ठन्ति तिष्ठन्ति ज्योतिर्गौर्गौर् ज्योतिस्तिष्ठन्ति तिष्ठन्ति ज्योतिर्गौः ज्योतिर्गौर्गौर्ज्योतिर्ज्योतिर्गौरायुरायुर्गौर्ज्योतिर्ज्योतिर्गौरायुः गौरायुरायुर्गौर्गौरायुरितित्यायुर्गौर्गौरायुरिति आयुरितित्यायुरायुरिति त्र्यः स्त्रियः इत्यायुरायुरिति त्र्यः इति त्र्यः स्त्रियः इदिति त्र्यः भवन्ति भवन्ति त्र्यः इदिति त्र्यः भवन्ति त्र्यः भवन्ति भवन्ति त्र्यः स्त्रियः भवन्ति यम् भवन्ति त्र्यः स्त्रियः भवन्ति त्र्यः इति त्र्यः भवन्तीयमयम् भवन्ति भवन्तीयम् वावभावेयम् भवन्ति भवन्तीयम् वाव इयम् वावभावेयमयम् वावज्योतिर्ज्योतिर्भावेयमयम् वावज्योतिर्ज्योतिर्भावभावज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्भावभावज्योतिरन्तरिक्षम् ज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्ज्योतिरन्तरिक्षम् गौर्गोरन्तरिक्षम् ज्योतिर्ज्योतिरन्तरिक्षम् गौः अन्तरिक्षम् गौर्गोरन्तरिक्षमन्तरिक्षम् गौरसावसौ गौरन्तरिक्षमन्तरिक्षम् गौरसौ गौरसावसौ गौर्गौरसावायुरायुरसौ गौर्गौरसावायुः असावायुरायुरसावसावायुरिमानिमानायुरसावसावायुरिमान् आयुरिमानिमानायुरायुरिमानेवैवेमानायुरायुरिमानेव इमानेवैवेमानिमानेव लोकान् लोकानेवेमानिमानेव लोकान् एव लोकान् लोकानेवैव लोकानभ्यारोहन्त्यभ्यारोहन्ति लोकानेवैव लोकानभ्यारोहन्ति लोकानभ्यारोहन्त्यभ्यारोहन्ति लोकान् लोकानभ्यारोहन्त्यभिपूर्वमभिपूर्वमभ्यारोहन्ति लोकान् लोकानभ्यारोहन्त्यभिपूर्वम् अभ्यारोहन्त्यभिपूर्वमभिपूर्वमभ्यारोहन्त्यभ्यारोहन्त्यभिपूर्वम् त्र्यः स्त्रियः अभिपूर्वमभ्यारोहन्त्यभ्यारोहन्त्यभिपूर्वम् त्र्यः अभ्यारोहन्तीत्यभि आरोहन्ति अभिपूर्वम् त्र्यः स्त्रियः अभिपूर्वमभिपूर्वम् त्र्यः भवन्ति भवन्ति त्र्यः अभिपूर्वमभिपूर्वम् त्र्यः भवन्ति अभिपूर्वमित्यभि पूर्वम् त्र्यः भवन्ति भवन्ति त्र्यः स्त्रियः भवन्त्यभिपूर्वमभिपूर्वम् भवन्ति त्र्यः स्त्रियः भवन्त्यभिपूर्वम् त्र्यः इति त्रियः भवन्त्यभिपूर्वमभिपूर्वम् भवन्ति भवन्त्यभिपूर्वमेवैवाभिपूर्वम् भवन्ति भवन्त्यभिपूर्वमेव अभिपूर्वमेवैवाभिपूर्वमभिपूर्वमेव सुवर्गो सुवर्गमेवाभिपूर्वमभिपूर्वमेव सुवर्गम् अभिपूर्वमित्यभि पूर्वम् एव सुवर्गको सुवर्गमेवैव सुवर्गम् लोकम् लोकको सुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोकको सुवर्गको सुवर्गम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोकको सुवर्गको सुवर्गम् लोकमभ्यारोहन्ति सुवर्गमिति सुवाहकम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति यद्यदभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति यद् अभ्यारोहन्ति यद्यदभ्यारोहन्त्यभ्यारोहन्ति यदन्यतो अन्यतो यदभ्यारोहन्त्यभ्यारोहन्ति यदन्यतः अभ्यारोहन्तीत्यभि आरोहन्ति यदन्यतो अन्यतो यज्जदन्यतः पृष्ठानि पृष्ठान्यन्यतो यज्जदन्यतः पृष्ठानि अन्यतः पृष्ठानि पृष्ठान्यन्यतोऽन्यतः पृष्ठानस्य पृष्ठान्यन्यतोऽन्यतः पृष्ठानस्य पृष्ठानस्य पृष्ठानि पृष्ठानस्यर्विविवधम् विविवधग्गस्य पृष्ठानि पृष्ठानिश्चर्विविवधम् शर्विविवधम् विविवधग्गस्य शर्विविवधग्ग स्यात् स्यात् विविवधग्गस्य शर्विविवधग्ग स्यात् विविवधग्गस्याद्विविवधम् विविवधग्ग स्यान्मध्ये मध्ये स्याद् विविवधम् विविवधग्गस्यान्मध्ये विविवधमिति स्यान्मध्ये मध्ये स्यात् स्यान्मध्ये पृष्ठानि पृष्ठानि मध्ये स्यात् स्यान्मध्ये पृष्ठानि मध्ये पृष्ठानि पृष्ठानि मध्ये मध्ये पृष्ठानि भवन्ति भवन्ति पृष्ठानि मध्ये मध्ये पृष्ठानि भवन्ति पृष्ठानि भवन्ति भवन्ति पृष्ठानि पृष्ठानि भवन्ति समिवधत्ताय समिवधत्ताय भवन्ति पृष्ठानि पृष्ठानि भवन्ति समिवधत्ताय भवन्ति समिवधत्ताय समिवधत्ताय भवन्ति भवन्ति समिवधत्तायौ यौजः समिवधत्ताय भवन्ति भवन्ति समिवधत्तायौजः समिवधत्तायौ यौजः समिवधत्ताय समिवधत्तायौ यौ वै वा ओजः समिवधत्ताय समिवधत्तायौ यौ वै समिवधत्वायेति समिवधात्वाय ओजो वै वा ओज ओजो वै वीर्यम् वीर्यम् वा ओज ओजो वै वीर्यम् वै वीर्यम् वीर्यम् वै वै वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वै वै वीर्यम् पृष्ठानि वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वीर्यम् पृष्ठान्योज ओजः पृष्ठानि वीर्यम् वीर्यम् पृष्ठान्योजः पृष्ठान्योज ओजः पृष्ठानि पृष्ठान्योज एवैवौजः पृष्ठानि पृष्ठान्योज एव ओज एवैवौज ओज एव वीर्यम् वीर्यमेवौज ओज एव वीर्यम् एव वीर्यम् वीर्यमेवैव वीर्यम् मध्यतो मध्यतो वीर्यमेवैव वीर्यम् मध्यतः वीर्यम् मध्यतो मध्यतो वीर्यम् वीर्यम् मध्यतो दहते दहते मध्यतो वीर्यम् वीर्यम् मध्यतो दहते मध्यतो दहते दहते मध्यतो मध्यतो दहते बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् दधते मध्यतो मध्यतो दहते बृहद्रथन्तराभ्याम् दधते बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् दधते दधते बृहद्रथन्तराभ्याम् यन्ति यन्ति बृहद्रथन्तराभ्याम् दधते दधते बृहद्रथन्तराभ्याम् यन्ति बृहद्रथन्तराभ्याम् यन्ति यन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् यन्तीयम् यन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् यन्तीयम् बृहद्रथन्तराभ्यामिति बृहद्रथन्तराभ्याम् यन्तीयम् यन्ति यन्तीयम् वाव वावे यन्ति यन्तीयम् वाव इयम् वाव वावेयमियम् वावरथन्तरगोरथन्तरम् वावेयमियम् वावरथन्तरम् वावरथन्तरगोरथन्तरम् वाव वावरथन्तरमसावसोरथन्तरम् वाव वावरथन्तरमसौ रथन्तरमसावसोरथन्तरगोरथन्तरमसौ बृहत् बृहदसोरथन्तरगोरथन्तरमसौ बृहत् रथन्तरमिरथन्तरम् असौ बृहत् बृहदसावसौ बृहदाभ्यामाभ्याम् बृहदसावसौ बृहदाभ्याम् बृहदाभ्यामाभ्याम् बृहत् बृहदाभ्यामेवैवाभ्याम् बृहत् बृहदाभ्यामेव आभ्यामेवैवाभ्यामाभ्यामेव यन्त्येवाभ्यामाभ्यामेव यन्ति एव यन्त्येव यन्त्यथो अथो यन्त्येवैव यन्त्यथो यन्त्यथो अथो यन्ति यन्त्यथो अनयोरनयोरथो यन्ति यन्त्यथो अनयोः अथो अनयोरनयोरथो अथो अनयोरेवैवानयोरथो अथो अनयोरेव अथो इत्यथो अनयोरेवैवानयोरनयोरेव प्रतिप्रत्येवानयोरनयोरेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठञ्चेते एते तिष्ठन्ति प्रति प्रतिष्ठञ्चेते तिष्ठञ्चेते एते तिष्ठन्ति तिष्ठञ्चेते वैव एते तिष्ठन्ति तिष्ठञ्चेते वै एते वैव एते एते वै यज्ञस्य यज्ञस्य वा एते एते वै यज्ञस्य एते इत्येते वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य आञ्जसायिनी अञ्जसायिनी यज्ञस्य वै वै यज्ञस्य आञ्जसायिनी यज्ञस्य आञ्जसायिनी अञ्जसायिनी यज्ञस्य यज्ञस्य आञ्जसायिनी श्रुति श्रुति अञ्जसायिनी यज्ञस्य यज्ञस्य आञ्जसायिनी श्रुति अञ्जसायिनी श्रुति श्रुति अञ्जसायिनी अञ्जसायिनी श्रुतिदाभ्याम् वाभ्याग श्रुति अञ्जसायिनी अञ्जसायिनी श्रुतिदाभ्याम् अञ्जसायिनी चञ्जसायिनी श्रुतिदाभ्याम् दाभ्यागश्रुते श्रुतिदाभ्यामेवैव दाभ्यागश्रुते श्रुतिदाभ्यामेव श्रुतिरि श्रुति ताभ्यामेवैव दाभ्याम् दाभ्यामेव सुवर्गमो सुवर्गमेव दाभ्याम् दाभ्यामेव सुवर्गम् एव सुवर्गमो सुवर्गमेवैव सुवर्गम् लोकम् लोकमो सुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोकमो सुवर्गमो सुवर्गम् लोकयन्ति यन्ति लोकमो सुवर्गमो सुवर्गम् लोकयन्ति सुवर्गमिति सुवहागम् लोकयन्ति यन्ति लोकम् लोकयन्ति पराञ्चः पराञ्चोयन्ति लोकम् लोकयन्ति पराञ्चः यन्ति पराञ्चः पराञ्चोयन्ति यन्ति पराञ्चो वै वै पराञ्चोयन्ति यन्ति पराञ्चो वै पराञ्चो वै वै पराञ्चः पराञ्चो वा एत एते वै पराञ्चः पराञ्चो वा एते वा एत एते वै वा एते सुवर्गमो सुवर्गमेते वै वा एते सुवर्गम् एते सुवर्गको सुवर्गमेत एते सुवर्गम् लोकम् लोकको सुवर्गमेत एते सुवर्गम् लोकम् सुवर्गम् लोकम् लोकको सुवर्गको सुवर्गम् लोकमभ्यारोहन्ति भ्यारोहन्ति लोकको सुवर्गको सुवर्गम् लोकमभ्यारोहन्ति सुवर्गमिति सुवहागम् लोकमभ्यारोहन्ति भ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति ये येभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति ये अभ्यारोहन्ति येभ्यारोहन्त्यभ्यारोहन्ति ये पराचीनानि पराचीनानि येभ्यारोहन्त्यभ्यारोहन्ति ये पराचीनानि अभ्यारोहन्तीत्यभि आरोहन्ति ये पराचीनानि पराचीनानि ये पराचीनानि पृष्ठानि पृष्ठानि पराचीनानि ये पराचीनानि पृष्ठानि प्राचीनानि पृष्ठानि पृष्ठानि प्राचीनानि प्राचीनानि पृष्ठान्य भजन्ति भजन्ति पृष्ठानि प्राचीनानि प्राचीनानि पृष्ठान्य भजन्ति पृष्ठान्य भजन्ति भजन्ति पृष्ठानि पृष्ठान्य भजन्ति प्रत्यङ् प्रत्यङ्ग भजन्ति पृष्ठानि पृष्ठान्य भजन्ति प्रत्यङ्गजन्ति प्रत्यङ् प्रत्यङ्ग भजन्ति भजन्ति प्रत्यङ् त्रियः स्त्रियः प्रत्यङ्ग भजन्ति भजन्ति प्रत्यङ् त्रियः उपयन्ति इत्युपायन्ति प्रत्यङ् त्रियः स्त्रियः प्रत्यङ् प्रत्यङ् त्रियः भवति भवति त्रियः प्रत्यङ् प्रत्यङ् त्रियः भवति त्रियः भवति भवति त्रियः स्त्रियः भवति प्रत्यवरोढ्यै प्रत्यवरोढ्यै भवति त्रियः स्त्रियः भवति प्रत्यवरोढ्यै त्रियः इति त्रियः भवति प्रत्यवरोढ्यै प्रत्यवरोढ्यै भवति भवति प्रत्यवरोढ्या अथो अथो प्रत्यवरोढ्यै भवति भवति प्रत्यवरोढ्या अथो प्रत्यवरोढ्या अथो अथो प्रत्यवरोढ्यै प्रत्यवरोढ्या अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो प्रत्यवरोढ्यै प्रत्यवरोढ्या अथो प्रतिष्ठ प्रत्यवरोढ्या इति प्रति अवरोढ्यै अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या उभयोरुभयो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या उभयोः अथो यद्यथो प्रतिष्ठित्या उभयोरुभयोः प्रतिष्ठित्यै प्रतिष्ठित्या उभयोर्लोकयोर्लोकयोरुभयोः प्रतिष्ठित्यै प्रतिष्ठित्या उभयोर्लोकयोः प्रतिष्ठित्या इति प्रतिष्ठित्यै उभयोर्लोकयोर्लोकयोरुभयोर्लोकयोरुद्धा लोकयोरुद्धर्धा लोकयोरुद्धोद् दद्धा लोकयोर्लोकयोरुद्धोद् अर्धोद्धर्धोत्तिष्ठन्ति तिष्ठन्ति दर्धर्धोत्तिष्ठन्ति उत्तिष्ठन्ति तिष्ठन्ति उत्तिष्ठन्ति रात्रावधि रात्रौ तिष्ठन्ति उत्तिष्ठन्ति रात्रौ तिष्ठन्ति रात्रावधि रात्रौ तिष्ठन्ति तिष्ठन्ति रात्रावभितोभितोति रात्रौ तिष्ठन्ति तिष्ठन्ति रात्रावभितः अधि रात्रावभितोभितोति रात्रावधि रात्रावभितो भवतो भवतोभितोति रात्रावधि रात्रावभितो भवतः अधि रात्रावित्यति रात्रौ अभितो भवतो भवतोभितोभितो भवतो ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य भवतोभितोभितो भवतो ब्रह्मवर्चसस्य भवतो ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य भवतो भवतो ब्रह्मवर्चसस्यान्नाद्यस्यान्नाद्यस्य ब्रह्मवर्चसस्य भवतो भवतो ब्रह्मवर्चसस्यान्नाद्यस्य ब्रह्मवर्चसस्यान्नाद्यस्यान्नाद्यस्य ब्रह्मवर्चसस्य ब्रह्मवर्चसस्यान्नाद्यस्य परिगृहीत्ये परिगृहीत्या अन्नाद्यस्य ब्रह्मवर्चसस्य ब्रह्मवर्चसस्यान्नाद्यस्य परिगृहीत्ये ब्रह्मवर्चसस्येति ब्रह्मवर्चसस्य अन्नाद्यस्य परिगृहीत्ये परिगृहीत्या अन्नाद्यस्य अन्नाद्यस्य परिगृहीत्ये अन्नाद्यस्येत्यन्न अद्यस्य परिगृहीत्या इति परिगृहीत्ये।